सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे परिचितं सुभाषितं श्रुत्वा कक्षायाः आरम्भं कुर्मः. तदर्थं भगिनी सुभाषितं श्रावयति. सर्वे शृण्वन्तु. भगिनी श्रावयतु. आं भगिनि, एकनिमिष भगिनि. विद्यानाम नरस्य रूपमधिकम् प्रच्छन्नगुप्तं धनम् विद्या भोगकरी यश सुखकरी विद्या गुरुणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्या विहीनः पशुः. धुरं मधुरं. धन्यवादः. अति मधुरम् आसीत् भगिनि. मधुरं भगिनि. अस्तु, गते सप्ताहे वयं षष्टिविभक्तेः प्रयोगं कथं कुर्मः, अपि च कानिचन पदानि, तसिल् प्रत्ययान्तपदानि, पुरतः, पृष्ठतः, वामतः, दक्षिणतः इत्यादीनां पदानां विषये वयं किञ्चित् ज्ञातवन्तः. कथम् इत्युक्ते, मम पुरतः, भवतः पृष्ठतः, भवत्याः वामतः, तव दक्षिणतः, एतादृशरीत्या वयं पदानि योजयित्वा वाक्यरचनां कर्तुं शक्नुमः. अत्र द्वात्रिंशत्तमे पुटे उपस्थितं परिच्छेदं पठित्वा वयं किञ्चित् षष्टिविभक्तेः विषये अवगतवन्तः. न केवलं तानि चत्वारि पदानि, अन्यानि पदानि अपि वयं दृष्टवन्तः, यथा उपरि, अधः, अन्तः. एतानि त्रीणि पदानि अपि वयं ज्ञातवन्तः. इत्युक्ते तत्र तस्य पुरतः, तस्य अधः, तस्य अन्तः इत्युक्ते आहत्य अस्माभिः किम् अवगम्यते इत्युक्ते, तत्र एतेषां पदानां योगे सर्वदा षष्टिविभक्तेः उपयोगः भवति, अथवा एतेभ्यः सप्तेभ्यः पदेभ्यः पूर्वं सर्वदा षष्टिविभक्तेः उपयोगः क्रियते इति विषयः तत्र. अपि च तत्र षष्टाध्यायस्य, भगवद्गीतायाः षष्टाध्यायस्य एकादशं श्लोकं पठामश्चेत् किम् अवगन्तुं शक्नुमः इत्युक्ते, तत्र यथा अत्र अरविन्दमहोदयेन उक्तं गते सप्ताहे, तत्र तस्य श्लोकस्य सारांशः एव अत्र अस्माकं पुस्तके दत्तमस्ति. शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः इति श्लोकस्य सारांशः एव गीतासोपानं पुस्तके सरलरूपेण लिखितमस्ति. अपि च गीतासोपानं पुस्तके तत्र द्वात्रिंशत्तमे पुटे एकः अभ्यासः अस्ति, तम् अभ्यासं कर्तुं भगवद्गीतायाः पठनं अपेक्षितमस्ति. तत्र भवन्तः सर्वे एकवारं श्लोकानां विषये किञ्चित् दृष्टवन्तः इति मम चिन्तनम्. अत्र अष्ट वा अथवा नव श्लोकाः सन्ति, तेषां पठनेन किम् अवगन्तुं शक्नुमः इत्युक्ते, तत्र योगिनः लक्षणानि, अपि च अत्र आत्मसंयमनम्, एतत् सर्वं तत्र दत्तमस्ति. किन्तु तेषां श्लोकानां चिन्तनम् अद्य मास्तु, अत्र तं भागं त्यक्त्वा वयम् अग्रे सरेम. किमर्थमित्युक्ते तत्र बहवः श्लोकाः सन्ति, तत्र अग्रे गत्वा वयं पठिष्यामः तेषां विषये. किन्तु भवन्तः सर्वे भगवद्गीतां स्वीकृत्य तत्र तान् श्लोकान् पठन्तु एकवारं, किञ्चित् अवगमनं भवति तदर्थमेव. किन्तु अद्य वयं नूतनविषयं प्रति गच्छेम. अत्र 33 पुटे किमस्ति, तत्र प्रातिपदिकम् इत्युक्ते किं, तत्र तत्सर्वं दत्तमस्ति, तं विषयं प्रति गच्छेम अद्य. अतः सर्वे गीतासोपानं पुस्तके 33 पुटं पश्यन्तु. अत्र भूमा भगिनी, भवती अत्र गीतासोपानं दृष्ट्वा किञ्चित् पठतु. आं भगिनि. अवधेयं सावधानं पठत अवगच्छत च, वयम् आचार्यः शूरः घोषः कविः गुरुः पिता इत्येतादृशान् पुल्लिङ्गशब्दान् कृपा सेना चिन्ता मतिः नारी माता इत्येतादृशान् स्त्रीलिङ्गशब्दान् बलं वचनं वाक्यं वारि इत्येतादृशान् नपुंसकलिङ्गशब्दान् च ज्ञातवन्तः. अस्मिन् पाठे तेषां शब्दानां वर्णक्रमाणां परिचयं प्राप्नुमः. आचार्यः इति शब्दस्य वर्णक्रमः एवमस्ति: आ योगः ईच् योगः आ योगः ऋ योगः य योगः आ योगः विसर्गः. तावत् वदतु, अत्र किं लिखितमस्ति? अत्र पुल्लिङ्गशब्दानि काञ्चन काचन पुल्लिङ्गशब्दानि स्त्रीलिङ्गशब्दानि अपि च नपुंसकलिङ्गशब्दानि दत्तानि. उत्तमं. दत्तानि. वयम् अत्र अद्य शब्दस्य शब्दानां वर्णक्रमः कश्चित् योजनेन वाक्यं भवति, पदं भवति इति अवगन्तुम् अयं पाठः. उत्तमम्. अत्र एकमेव किञ्चित् एव समीकर्तुम् इच्छामि. अत्र शब्दः इति पदं पुंलिङ्गपदमस्ति इति कृत्वा अत्र पश्यतु, परिच्छेदं पश्यतु, पश्यामश्चेत् पुंलिङ्गशब्दान् स्त्रीलिङ्गशब्दान् नपुंसकलिङ्गशब्दान् अत्र अपि च शब्दानाम् इति षष्टिबहुवचनं दत्तमस्ति. शब्दान् इति अस्ति इति कृत्वा पदं तु पुंलिङ्गपदं, शब्दः इति तत्र पुंलिङ्गपदमस्ति. तावदेव. धन्यवादः भगिनि. तावदेव. अत्र वयं किञ्चित् गभीररीत्या चिन्तनं कुर्मः. अतः अत्र उपरि किं पदमस्ति? अवधेयम् इति पदमस्ति. तस्मिन् विषये का वक्तुमिच्छति? कीदृशं पदम्? उपसर्ग धि. न भगिनि, तत्र कोऽपि अन्य? अहं वदामि भगिनि. उषा भगिनी वदतु. अवधेयम् इत्युक्ते टु बि नोन्, अव उपसर्गपूर्वकं, ध धातु, अवधानम् इति ल्युट् प्रत्ययः अस्ति, अपि च अवधेयम् यत् प्रत्ययः अस्ति. उत्तमम्. उत्तमं. तावदेव ज्ञातव्यम्. अवधानं ल्युडन्तपदम्, अव उपसर्गपूर्वकः, धा धातुः, न तु दा धातुः, तत्र उच्चारणे दोषः मा भवेत्. तत्र धानं भिन्नं पदं, दानं भिन्नं पदम् इत्युक्ते अत्र दा, किन्तु दा धातुः धा धातुः द्वयमपि जुहोत्यादिगणीयधातु धातुः एव. अत्र धा धातोः रूपं दत्तमस्ति. उत्तमरीत्या उषा भगिनी उक्तवती, अत्र दधाति लट्लकाररूपमस्ति. किञ्चित् इतोपि वदामि, अत्र धा धातुः तत्र कीदृशधातुः इति पश्यामश्चेत् तत्र उपदेशावस्थायाम् इत्युक्ते मूलस्थित्यां डुधाव् इति रूपमस्ति. तत्र डुधाव् इति वदामश्चेत् तत्र किं भवति, अन्ते चवर्गी अन्तिमव्यञ्जनम् अस्ति, तस्य लोपः भवति हलन्त्यम् इति सूत्रेण. डु इति वर्णः अस्ति, तस्य लोपः आदिर्निटुडवः इति सूत्रेण तस्य लोपः भवति. द्वयोः वर्णयोः लोपानन्तरम् अन्तिमस्थित्यां तत्र धा एव तिष्ठति. धा एव लौकिकधातुः इति वदामः, किन्तु औपदेशिकधातुः भिन्नः. इत् वर्णकसंज्ञानां लोपानन्तरं तत्र धा एव शिष्यते. तत्र धा धातुः लौकिकधातुः इति वदामः. तत्र डुधाव् इति धातुं पश्यामश्चेत् अन्ते चवर्गीय अन्तिमव्यञ्जनम् अस्ति इति कृत्वा तत्र इत्युक्ते चच्छ झझ इणि तेलुगुभाषायां तथा वदामः, अत्र वर्णः अस्ति इति कृत्वा धातुं दृष्ट्वा कीदृशधातुः अयं धातुः इति कथम् अवगम्यते अस्माभिः इत्युक्ते तत्र त्रीणि सूत्राणि सन्ति. अनुदात्तनित आत्मनेपदं, स्वरितनितकर्तृभिप्राये क्रियाफले, शेषात्कर्तरी परस्मैपदम् इति त्रीणि सूत्राणि सन्ति. अत्र धातुं पश्यन्तु, यदि अष्टाध्यायी .com अस्ति चेत् तत्र धातुं पश्यामश्चेत् ण्यकारः अस्ति इत्युक्ते स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रेण तत्र णित् इति इत् संज्ञकवर्णः अस्ति इति कृत्वा तस्य लोपः भवति इति कृत्वा तत्र केवलं अत्र न केवलं परस्मैपदिप्रत्ययाः आत्मनेपदिप्रत्ययाः अपि योजयितुं शक्यते. तदर्थमेव तत्र सूत्रं किं वदति, कर्तृभिप्राये क्रियाफले इत्युक्ते क्रियायाः फलं कर्तुः अस्ति चेत् तत्र आत्मनेपदिप्रत्ययाः विहिताः भवन्ति. यदि क्रियायाः फलं कर्तुः नास्ति तदा परस्मैपदिप्रत्ययाः विहिताः भवन्ति. तत्र आत्मनेपदिप्रत्ययं योजयामश्चेत् रूपं किं भवति, धत्ते आत्मनेपदीरूपं भवति. किन्तु परस्मैपदिप्रत्ययं योजयामश्चेत् दधाति इत्युक्ते आहत्य धा धातुः उभयपदी धातुः तस्य रूपाणि इत्युक्ते अत्र नव प्लस् नव अष्टादशरूपाणि भवन्ति. परस्मैपदरूपाणि तत्र एकवचनरूपं दधाति, आत्मनेपदिरूपं धत्ते इति रूपमस्ति. तदेव गते सप्ताहे अहं किञ्चित् भगिनि वदतु, दधाति इति धाता तु जुहोत्यादिगणे अस्ति वा? जुहोत्यादि तदेव किं वदामः, द्वित्वं भवति, द्वित्वं भवति इत्युक्ते तत्र अभ्यासकार्यम् इति वदामः. अरुणा भगिनी किञ्चित् वदतु अत्र अभ्यासकार्यस्य विषये अथवा जुहोत्यादिगणीयधातोः विषये. किं भगिनी पुनः वदतु भगिनि. अत्र यथा लता भगिनी उक्तवती धा धातोः विषये, जुहोत्यादिगणे भवती यद् जानाति जुहोत्यादिगणीयधातूनां विषये. जुहोत्यादिगणे शप् प्रति विकरणप्रत्यय प्रतिपद्य लोपः स्लु भवति, तदनन्तरं स्लु इति स्लौ इति सूत्रेण द्वित्वं भवति. तत्र तत्र कानिचन सूत्राणि, जुहोत्यादिभ्यः श्लुः इति सूत्रमस्ति, तेन श्लू भवति इत्युक्ते आहत्य तत्र कानिचन कार्याणि सन्ति. आहत्य अस्माकं विषयः तु धा धातोः रूपम्, इदं रूपं धा धातुः दधाति धत्ते रूपाणि सन्ति इति एव तत्र विषयः अस्ति. तदनन्तरम् अत्र सावधानं पठत अवगच्छत च. अत्र गीताञ्जलि भगिनी अस्मिन् वाक्ये किञ्चित् वदतु, भवती यद् जानाति. सावधानं पठत, पठत इति लट् बहुवचन मध्यम तत्र पठत इति लट् रूपं वा न न लोट् भगिनि क्षम्यता लोट् रूपं मनसि लोट् पठत बहुवचन मध्यमपुरुष अवगच्छत इति अपि लोट् मध्यमपुरुष बहुवचन सावधानम् इत्युक्ते सावधानं सा इति उप स अवधानम् अत्र इत्युक्ते अत्र अवधानेन सह इत्युक्ते तत्र अवधानं दत्वा पठनीयं बै पेयिङ्ग् अटेन्शन् वित् अटेन्शन् वन् शुड् स्टडि अवधानं दत्वा अवधानम् अत्र दातव्यम् इत्युक्ते अस्माभिः यत् पठ्यमानमस्ति तस्मिन् विषये अथवा तस्य विषये अवधानं दातव्यम् अत्र यथा उषा भगिन्या उक्तम् अवधेयम् इति पदमस्ति किन्तु अत्र अस्मिन् वाक्ये अवधानम् इति पदमस्ति तत्र तदपि धातोः रूपमेव अपि च अत्र अन्यानि पदानि अवधानम् अवगमनं गम् धातोः रूपं तत्र अवगमनम् अवगाहनं तत्र भिन्नधातुः अस्ति एतानि सर्वाणि अवधानम् अवगमनम् अवगाहनम् एतादृशानि पदानि ल्युट् प्रत्ययान्तरूपाणि साधारणतया आङ्ग्लभाषायां किं वदामः अवगच्छति इत्युक्ते अण्डर्स्टाण्ड् अवगच्छति अण्डर्स्टाण्ड् अवगमनम् इत्युक्ते अण्डर्स्टाण्डिङ्ग् क्रियायाः भावः तावदेव अत्र अवधानम् अग्रे किमस्ति अत्र आचार्यः इति पदस्य विषये कोऽपि वदतु अत्र दूरवाण्यां ध्वनिः अस्ति तदर्थं किञ्चित् म्यूट् कृतवती अधुना अत्र लता भगिनी भवती वक्तुमिच्छति वा आचार्यः इति पदस्य विषये there is a karika or a short this thing which I do not know by heart but I know that acharya is somebody who has understood the right kind of behavior charati avagamya acharan avagamya tata eva charati bodhati api तस्मात् आचार्यपदम् अस्ति अन्येषां किमपि चिन्तनमस्ति वा अन्ये किमपि वक्तुमिच्छन्ति वा भगिनि यस्य चलनं वयम् अनुसरति अनुसरामः क्षम्यतां तावदेव आचरणम् आचरति आचरणं स्थापयति इति आचार्यः सर्वम् आचरणोति शास्त्रम् आचरति आचारं स्थापयति आचारम् उपदेशयति इति अपि अहम् उत्तमं श्रुतवती उत्तमं तावदेव अत्र आचार्यः इति पदम् आ इति उपसर्गः अस्ति चर् धातुः चरति इति वयं जानीमः चरति तत्र चर् धातुः गतौ इत्यस्मिन् तत्र लट्लकाररूपम् आचरति ल्युडन्तरूपम् आचरणं किन्तु वयं जानीमः आचारः आचार्यः इति पदमस्ति अत्र आचार्यः इत्युक्ते अध्यापकः अथवा गुरुः अत्र आचार्यः इति पुंलिङ्गपदमस्ति स्त्रीलिङ्गे आचार्या अस्ति किन्तु आचार्याणि इति वदामश्चेत् आचार्याणि इत्युक्ते गुरोः पत्नी. नपुंसकलिङ्गे अपि अस्ति वा? न नपुंसकलिङ्गं नास्ति भगिनि, अत्र केवलम् आचार्याणि इत्युक्ते अत्र गुरोः पत्नी. ओ हो हो हो, ऐ थिङ्क् नो. ओके ओके, मूर्धन्यकार वा तत्र आचार्याणि? दन्त्यनकारः भाति. अत्र इतोपि अस्मिन् पाठे अत्र इतोपि किमस्ति अत्र वाक्यं वदतु भगिनि. आचार्य इति पदस्य यकार कथम् आगच्छति? यकारः कथम् आगच्छति, कोऽपि वदतु. अत्र किमपि प्रत्ययः अस्ति भगिनि तत्र? ओ अस्तु, सर्धातुतः प्रत्ययस्य अनन्तरं तदनन्तरम् अन्ते सुप्रत्ययं योजयामः. आयोगः चर् योगः न्यत् इति प्रत्ययः अस्ति. प्रत्ययस्य प्रत्ययं योजयित्वा प्रातिपदिकं साधयामः. प्रातिपदिकस्य अनन्तरं पुनः सुप्रत्ययं योजनेन आचार्यः इति पुंलिङ्गपदम् आयाति. अत्र इत्येतादृशान् पुंलिङ्गशब्दान् इति पदद्वयमस्ति. तस्मिन् विषये अत्र वेदा भगिनी वदतु. इत्येतान् इत्येतादृशान् पुंलिङ्गशब्दान् अत्र के विभक्तिः का? इत्येतादृशान् पुल्लिङ्गशब्दान् बहुवचनं. इत्येतादृशान् ओके बहुवचनम् अण्ड् कर्मपदम. इत्येतादृशान् पुल्लिङ्गशब्दान् कर्मपदम् इति एतादृशान्. अत्र कीदृशसन्धिः अस्ति? इति एता इति एता इकार एकार दट् इस् गुणसन्धि गुणसन्धिः न इति एता एता इति इकारभिकं यकार सो यणसन्धि. उत्तमम् उत्तमं भगिनि. अत्र इति एतादृशान् स्त्रीलिङ्गशब्दान् अपि च अत्र कानिचन पदानि दत्तानि, बलं, वचनं, वाक्यं, वारि. एतानि पदानि दृष्ट्वा वयं पूर्वमेव एतत् सर्वं जानीमः एव. अत्र इतोपि विवरणस्य आवश्यकता नास्ति. अत्र यत्र कुत्रापि पदस्य अन्ते साधारणतया मकारः श्रूयते चेत् पुंलिङ्गपदं, क्षम्यतां, नपुंसकलिङ्गपदम् इति वदामः. किन्तु वयम् अग्रे गत्वा भिन्नभिन्न विषयान् अवगतवन्तः. अत्र इत्येतादृशान् नपुंसकलिङ्गशब्दान् ज्ञातवन्तः. अत्र यण्सन्धिः अस्ति इत्येतादृशान्. अत्र एकनिमिष, सोरि, एतादृश एतादृश विशेषण भवति किल, अतः एव एतादृशान् पदान् देन् एतादृशी. अत्र एकं प्रश्नं पृच्छामि. इत्येतादृशान् नपुंसकलिङ्गशब्दान् इति पदद्वयमस्ति. तत्र द्वितीया विभक्ति बहुवचने अस्ति, किन्तु प्रथमा विभक्त्यां वदतु. एतादृशात् न कोऽपि कोऽपि वदतु. अत्र इत्येतादृशं शोभा भगिनी वदतु. एतादृशं नपुंसकलिङ्गं शब्दम्. अत्र शब्दः तु पुंलिङ्गपदम्. अत्र इत्येतादृशान् नपुंसकलिङ्गशब्दान् इति पदद्वयं स्वीकृत्य प्रथमाविभक्त्याम् एकवचने वक्तुमिच्छामश्चेत् इत्येतादृशः नपुंसकलिङ्गशब्दः. शब्द इति तदर्थमेव अत्र शब्दान् पुंलिङ्गशब्दान् स्त्रीलिङ्गशब्दान् यदि कर्म द्वितीयविभक्ति वक्तुमिच्छामः चेत् अपि तदेव वा भगिनि अत्र अत्र एतत् परिच्छेदं पुनः एकवारं पठतु भगिनि अत्र पदानि पुंलिङ्गशब्दान् स्त्रीलिङ्गशब्दान् नपुंसकलिङ्गशब्दान् इत्युक्ते तत्र द्वितीयाविभक्ति बहुवचनं रामान् इव अस्ति इति कृत्वा तत्र शब्दः इति पदं पुंलिङ्गमेव पुंलिङ्गं द्वितीयवचने द्वितीय विभक्ति बहुवचने शब्दः शब्दम् इति अहं चिन्तितवती अस्तु भगिनि अत्र शब्दः अस्ति किन्तु पदं पदम् इति नपुंसकलिङ्गपदं यथा बलं वचनं वाक्यम् अत्र पश्यन्तु बलम् इत्यस्य प्रातिपदिकं बल तत्र सामान्यसुबन्तपदम् अस्ति इत्युक्ते अत्र किं वक्तव्यं सामान्यसुबन्तपदं किन्तु वचनम् इति ल्युडन्तपदम् अस्ति वाक्यम् इति अत्र वच् धातोः रूपमेव किन्तु अत्र ञत् प्रत्ययः वा यत् प्रत्ययः वा अस्ति अत्र तत्र इत्युक्ते आहत्य एतानि सर्वाणि अपि सुबन्तपदानि इति अवगन्तुं शक्यते अत्र अन्तिमं वाक्यं परिशीलयामश्चेत् अस्मिन् पाठे तेषां शब्दानां वर्णक्रमाणां परिचयं प्राप्नुमः इति दत्तमस्ति अत्र वेदा भगिनी वदतु अस्मिन् पाठे अस्मिन् पाठे सप्तमी विभक्ति अस्मिन् पाठे पाठे पाठं पाठे सप्तमी विभक्ति एकवचनं तेषां शब्दानां तेषां द्वितीय बहुवचनं वाट् इस् दट् विच् शब्द इट् इस् तेषां सकृतौतं तेषां युष्मच्छब्दं वा न अत्र अस्मिन् पाठे इति सप्तमी एकवचनम् अस्ति अत्र अस्मिन् इति पदस्य प्रातिपदिकं कोऽपि वदति वा अस्मिन् इदम् इदं शब्दस्य सप्तम्यन्तरूपम् अस्मिन् किन्तु अत्र पाठः इति पुंलिङ्गपदमस्ति तेषां शब्दानां वर्णक्रमाणां वदतु भगिनि तेषां शब्दानां वर्णक्रमाणां परिचयं प्राप्नुमः तेषां शब्दानां वर्णक्रमाणां शब्दानां वर्णक्रमाणां विशेषणविशेषभावम् अस्ति वा इत्र शब्दानां वर्णक्रमाणां आम् आं भगिनि ओके अण्ड् शब्दानां वर्णक्रमाणां द्वितीय बहुवचनं शब्दः प्रातिपदिकं सो पुल्लिङ्गशब्दं शब्दानां वर्णक्रमाणां वर्णक्रमाणां वर्णस्य क्रमणः वा वर्णस्य क्रमणः अत्र बहुभिः समासः मम अत्र वर्णक्रमाणां न न न न भगिनी किञ्चित् शृणोतु किञ्चित् शृणोतु अत्र उषा भगिनी अत्र तेषां शब्दानां वर्णक्रमाणाम् एतानि त्रीणि पदानि तत्र एतेषां पदानां विभक्तिः का वचनं किं समीचीनतया वदतु अस्मिन् सप्तमी विभक्ति इदं शब्दस्य सप्तमी विभक्ति अस्मिन् अस्ति तेषां दकारान्तपुंलिङ्ग तद् शब्दस्य षष्टिविभक्ति बहुवचनम् अस्ति पाठे सप्तमी विभक्ति एकवचनम् अस्ति शब्दानां द्वितीयविभक्ति बहुवचनं शब्दानाम् अस्ति वर्णक्रमाणां सारि शब्दानां षष्टिविभक्ति इट्स् नाट् षष्टिविभक्ति शब्दस्य शब्दयोः शब्दानां अत्र भवती अत्र भगिनी वेदा भगिनी भवती शृणोतु उषा भगिनी अत्र शब्दानां पुनः एकवारं समीचीनतया वदतु शब्दानां शब्दस्य शब्दयोः शब्दानां षष्टिविभक्ति बहुवचनम् अस्ति वर्णक्रमाणाम् अपि च षष्टिविभक्ति बहुवचनं परिचयम् अव्यय अस्ति वा भगिनी परिचयम् न न न तत्र अत्र किञ्चित् वदामि तत्र किमस्ति इति. अत्र यथा उषा भगिन्या उक्तम् अत्र त्रीणि पदानि तेषां शब्दानां वर्णक्रमाणाम् अत्र विशेषणविशेषभावः अस्ति अपि च षष्टिविभक्ति बहुवचनरूपम् अत्र एकवचनं वक्तुमिच्छामश्चेत् एतस्य तस्य शब्दस्य वर्णक्रमस्य तस्य शब्दस्य वर्णक्रमस्य परिचयः जातः इति वक्तुं शक्यते. अयं पाठे अयं पाठः अयं पाठः अयं पाठः तस्य शब्दस्य वर्णक्रमस्य इत्युक्ते एकवचने वक्तुमिच्छामश्चेत् तस्य शब्दस्य वर्णक्रमस्य इति भवति. अत्र षष्टि बहुवचनं दत्तमस्ति. आहत्य वर्णक्रमाणां तत्र णत्वं किमर्थं क्रमाणां रकारः अस्ति भगिनि तत्र निमित्तम् अस्ति. तत्र क्रमः इति पदमस्ति. क्रमः इत्यस्मिन् रेफः अस्ति इति कारणतः तत्र यद्यपि निमित्तमस्ति तत्र बाधकवर्णाः न सन्ति. मकारः बाधकवर्णः नास्ति इति कृत्वा तत्र क्रमाणाम् इति पदम् आगतम्. परिचयः इति पदं कीदृशं पदं तत्र पदं परिचयः इति पुंलिङ्गपदं. तत्र परि उपसर्गपूर्वकः ची धातोः रूपं. ची धातोः रूपं किं भवति वयं जानीमः एव. चिनोति चिनुते उभयपदी धातुः अस्ति. चयनं सेलेक्षन् इत्यस्मिन् अर्थे चयनम् इति लुडन्तपदमस्ति. ची धातोः रूपमेव. अत्र परि उपसर्गपूर्वकः ची धातोः रूपमस्ति. किन्तु अत्र कर्मपदमस्ति. प्राप्नुमः किं प्राप्नुमः परिचयं प्राप्नुमः. अस्मिन् वाक्ये परिचयम् इति कर्मपदमस्ति. अपि च प्राप्नुमः अहं नगरं प्राप्नोमि इति अपि वाक्यरचना अस्ति. मम परिचयः जातः अथवा मम परिचयः अभवत् इति अपि लेखितुं शक्यते तत्र. परिचयं प्राप्तम् इत्युक्ते क्रान्तरूपं योजयित्वा अपि वाक्यं परिवर्त्य लेखितुं शक्नुमः. परिचयः प्राप्तः क्षम्यतां परिचयः प्राप्तः अथवा परिचयः प्राप्तः इति वदामश्चेत् कर्मणि वाक्यं भवति. किन्तु अत्र वयं परिचयं प्राप्नुमः. कीदृशं परिचयम् अथवा केषां परिचयम् अत्र अधोदत्तानां अत्र उपरि दत्तानां पदानां वर्णक्रमाणां परिचयः जायते. अत्र यदा कदापि परिचय इति पदम् अहं शृणोमि चेत् तत्र मम स्मरणे एकं सुभाषितम् आयाति. तत् किमित्युक्ते अत्र सुभाषितम् एकवारं वदामि. बहु उत्तम सुभाषितम्. अतिपरिचयादवज्ञा सन्ततगमने निरादरो भवति. मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठम् इन्धनं कुरुते इति एकं सुभाषितम् अस्ति. इत्युक्ते तत्र अस्मिन् श्लोके परिचयः इति पदमस्ति. परिचयात् अतिपरिचयात् किं भवति कीदृशपरिणामः उत्पद्यते अतिपरिचयात् इत्युक्ते तत्र अतिपरिचयात् अवज्ञा सन्ततगमनात् अनादरः. कथं मलयपर्वतेषु भिल्लजातिमहिलाः किं कुर्वन्ति इत्युक्ते तत्र ते न जानन्ति यत् अयं वृक्षः तु सुगन्धभरितवृक्षः. अयं चन्दनवृक्षः सुगन्धभरितवृक्षः इति ताः महिलाः मलयपर्वतसीमायां ये जनाः वसन्ति तत्र भिल्लमहिलाः ते अज्ञात्वा अथवा अज्ञानेन किं कुर्वन्ति इत्युक्ते चन्दनतरुकाष्ठम् इन्धनं कुरुते. इत्युक्ते ते अज्ञात्वा चन्दनवृक्षाणां दुरुपयोगं कुर्वन्ति. इत्युक्ते इन्धनम् इव तेषां चन्दनतरुकाष्ठानाम् उपयोगं कुर्वन्ति इति सुभाषितं वदति. इत्युक्ते अत्र परिचयः इति अस्मिन् विषये मम स्मरणे तत् सुभाषितम् आगतम्. अत्र इतोपि किमस्ति अस्मिन् परिच्छेदे तावदेव भगिनी केन् यु एक्स्प्लेन् इट् इन् इङ्ग्लिश् प्लीस् भगिनी अत्र परिचयं द्वितीयविभक्ति किल कर्मपदं प्राप्नोमि परिचयं प्राप्नोमि उत्तमम् कोऽपि श्रुतवान् अथवा श्रुतवती वा इदं सुभाषितं न भगिनि अनन्तरं प्रेषयिष्यामि जानन्ति चेत् वदन्तु अत्र भूमा भगिनी भवती श्रुतवती वा इदं सुभाषितम् एकवारं श्रुतवती अहं परिचयं नास्ति अग्रे कक्षायाः अनन्तरं प्रेषयिष्यामि बहु उत्तम सुभाषितमस्ति अत्र अपि च अत्र अरविन्दमहोदय भवान् पठतु अग्रे किमस्ति आचार्यः इति शब्दस्य वर्णक्रमः एवमस्ति आयोगः च योगः आचोगः च रयोगः ययोगः आयोगः विसर्जनीयः अन्येषाम् अपि शब्दानां वर्णक्रमं पश्यत गुरुः ग योगः उ योगः र योगः उ योगः विसर्जनीयः पिता प योगः इ योगः त योगः आ सेना स योगः ए योगः न योगः आ वयं व योगः आ योगः य योगः आ योगः म वचनं व योगः आ योगः च योगः आ योगः न योगः आ योगः म शरीराणि श योगः आ योगः र योगः इ योगः र योगः आ योगः न योगः इ आचार्यः इति प्रथमाविभक्तेः एकवचनरूपं शब्दस्य मूलं तु आचार्य इति प्रातिपदिकम् एवमेव गुरु इति प्रथमाविभक्तेः एकवचनरूपं शब्दस्य मूलं तु गुरु इति प्रातिपदिकम् किञ्चित् वदतु महोदय अत्र परिचयशब्दस्य प्रातिपदिकरूपं कीदृशम् अवगन्तव्यम् इति दत्तं गुरुः इति परिचयं शब्दः पदं तस्य प्रातिपदिकरूपं ग योग उ योग ऋ योगः उ योगः विसर्जनीयः किन्तु विसर्जनीय त्यक्त्वा किं रूपं दृश्यते तत्तु प्रातिपदिकम् इत्युच्यते उत्तमम् अत्र महोदयेन उक्तम् एतत् पदं विसर्जनीयः विसर्जनीयः इत्युक्ते विसर्गः विसर्गः इत्युक्ते विसर्जनीयः साधारणतया विसर्गस्य लोपः भवति श्लोकेषु विसर्गः न दृश्यते तत्र विसर्जनीयः इति पदम् अनियरप्रत्ययान्तरूपम् उत्तमं महोदय उत्तमं पदं योजितवान् अत्र अन्येषाम् अपि शब्दानां तत्रापि अत्र षष्टि बहुवचनरूपम् अस्ति वर्णक्रमं पश्यत अत्रापि वर्णक्रमः इति प्रथमविभक्ति एकवचनरूपम् अस्ति वर्णानां क्रमः तत्र षष्टितत्पुरुषसमासः अस्ति अपि च आचार्यः इति पदस्य प्रातिपदिकम् आचार्य तत्र पश्यन्तु कीदृशभेदः अस्ति आचार्यः इति पदस्य अन्ते सुप्रत्ययः अस्ति सुप्रत्ययस्य योजनेन एव पदं सिद्ध्यति एतत् पदं सुबन्तपदम् इत्युक्ते तत् पदं सुबन्तम् अथवा तिङ्गन्तम् पदस्य अन्ते सुप्रत्ययः वा अथवा तिङ्प्रत्ययः वा अस्ति चेदेव पदम् इति कथ्यते पदमस्ति चेदेव तस्य उपयोगं कर्तुं शक्नुमः इत्युक्ते अन्ततो गत्वा प्रातिपदिकं स्वीकृत्य तस्य अन्ते सुप्रत्ययं योजयामः अत्र न प्रयुञ्जीत वदतु महोदय वाक्यम् अपदं न प्रयुञ्जीत अपदं न प्रयुञ्जीत एतद् वाक्यमस्ति, यत् पदं नास्ति चेत् तस्य प्रयोगः न कर्तव्यः इति तस्य वाक्यस्य अर्थः. उत्तमं महोदय, अत्र आचार्यः इति प्रथमान्तं रूपम् आचार्य इति प्रातिपदिकम्, अपि च गुरुशब्दस्य गुरुः इति प्रथमान्तं रूपं, गुरु इति प्रातिपदिकम् अस्ति तत्र. प्रातिपदिकम् इति एकं नूतनं पदमस्ति अस्माकं कृते अत्र. कोऽपि वदतु प्रातिपदिकम् इत्युक्ते किम्? इतोपि व्याकरणकक्षायां ये गच्छन्ति ये यद् ज्ञातवन्तः, तस्य अर्थः अस्ति परन्तु जेण्डर् इत्यादि सुप्रत्ययोजनान्तरम् एव अवगन्तुं शक्यते. उत्तमम्. अरुणभगिनी वदतु, अरुणभगिनी वदतु, किञ्चित् वदतु. प्रातिपदिकमिति मूलप्रकृति, तदनन्तरं सुप्रत्ययान्तयोजनेन पदं भवति, तदेव वाक्येषु उपयोगं कर्तव्यं, न तु प्रातिपदिकं न प्रयोजनं न कर्तव्यम्. उत्तमं, तदेव अत्र महोदयेन उक्तमस्ति. वदतु महोदय. उत्तमं, तदेव अहं श्रोतुमिच्छामि. उत्तमम् इत्युक्ते तस्मिन् विषये एव किञ्चित् वदामि. अत्र यद्यपि अस्माकं कक्षा तु प्रारम्भिकस्तरीयवर्गे एव, किन्तु अत्र बहवः छात्राः वयं सर्वे व्याकरणकक्षां गच्छन्तः स्मः, तदर्थम् इतोपि ज्ञातव्यम्, अतः वदामि. अत्र प्रातिपदिकम् इत्युक्ते सुबन्तपदस्य मूलरूपम् अथवा नामपदस्य मूलरूपं, तत्र प्रातिपदिकम् इति पदमपि तद्धितप्रत्ययान्तरूपम् अस्ति. अत्र प्रतिपद इत्यस्य एकः प्रत्ययः, ठाय इति किमपि प्रत्ययः अस्ति, कोऽपि प्रत्ययः तद्धितप्रत्ययान्तरूपं प्रातिपदिकं सुबन्तपदस्य मूलरूपम् एव. इत्युक्ते सुप्रत्ययस्य मेलनात् पूर्वं यद् रूपम् अस्ति तदेव प्रातिपदिकम्. अत्र तस्य कृते प्रातिपदिकम् इत्युक्ते किं, तत्र निर्वचनमस्ति, तदर्थम् एकं सूत्रमस्ति, महोदयेन अधुना सः स्मारितवान्. किम् इत्युक्ते अर्धवत् अधातुरप्रत्ययः प्रातिपदिकम् इति सूत्रमस्ति. अर्धवत् अर्धवद् अधातु अप्रत्ययः इत्युक्ते तत्र प्रातिपदिकम् इत्युक्ते किम् इति पश्यामश्चेत् तत्र सः शब्दः अर्धवान् भवतु, तस्य अर्थः भवेत् एव. अधातुः इत्युक्ते धातुसंज्ञकं पदं ना भवेत्, अपि च अप्रत्ययः, प्रत्ययाः तत्र न सन्ति, अपि च प्रत्ययरहितं रूपं, तत्र धातुसंज्ञकाः तत्र न सन्ति, प्रत्ययाः न सन्ति, अपि च प्रत्ययान्ताः अपि न सन्ति. अपि किन्तु तत् सः शब्दः अर्धवान् भवेत्, तस्य अर्धः अस्ति एव. यदा वयं गुरु इति पदं स्वीकुर्मः चेत् तत्र अर्धः अस्ति. एतत् पदं धातुरूपं, धातुसंज्ञकं पदं नास्ति, तत्र प्रत्ययः नास्ति, प्रत्ययान्तं पदमपि एतत् पदं नास्ति इति कृत्वा तत्र तदेव प्रातिपदिकं. तस्मिन् विषये तत्र व्याकरणे अर्धवत् अधातुरप्रत्ययः प्रातिपदिकम् इति सूत्रमस्ति. प्रातिपदिकम् इत्युक्ते आङ्ग्लभाषायां किञ्चित् वक्तुमिच्छामश्चेत् वदतु भगिनि, वदतु. न शृणोति वा? स्टेम् इत्युक्ते बेस् आफ् ए नौन्, बेस् आफ् ए नौन्, नौन् इन् इट्स् बेसल् बेस् फार्म् अथवा क्रूड् फार्म् आफ् ए नौन्, क्रूड् फार्म् आफ् ए नौन् इत्यपि वक्तुं शक्यते. तत्र प्रातिपदिकम् इत्यस्मिन् विषये अहम् एकं वाक्यं पठितवती, अतः वदामि. प्रतिपदं गृह्णाति तत् प्रातिपदिकम् इति लिखितमस्ति. आहत्य प्रातिपदिकम् इत्यस्य कृते एकं सूत्रमपि अस्ति व्याकरणे. प्रातिपदिकम् इत्युक्ते किम् इति अस्माभिः ज्ञातव्यं. तदेव उत्तमं. पुनः वदतु भगिनि, प्रतिपदं प्रतिपदं गृह्णाति तत् प्रातिपदिकम्. तादृशं वाक्यं लिखितमस्ति, तस्य वैशिष्ट्यं किम् इति चिन्तनीयम्. अग्रे अत्र अत्र सुजाता भगिनी भवती पठतु अत्र अग्रे इत्यस्मात् आरभ्य. अग्रे लिखितानां शब्दानां प्रातिपदिकं प्रथमाविभक्तेः एकवचनरूपं च सावधानतया परिशीलयत. किञ्चित् वदतु, किञ्चित् अत्र पदानि प्रत्येकं पदं स्वीकृत्य किञ्चित् वदतु. अग्रे लिखितानां शब्दानां विशेषणं भावमस्ति. प्रातिपदिकं प्रथमाविभक्तेः एकवचनरूपं च सावधानतया परिशीलयत. प्रातिपदिकस्य प्रथमाविभक्तिरूपं एकवचनरूपं परिशीलनं कृतम्. अत्र मम आशयः कः इत्युक्ते, अहं किं श्रोतुमिच्छामि इत्युक्ते, अत्र प्रत्येकं पदं स्वीकृत्य तस्य रूपं किं, रूपचिन्तनं लिखितानां. अत्र भगिनी लिखितानाम् इति पदमस्ति, विभक्तिः वचनं वदतु. लिखितानां षष्ठी विभक्ति बहुवचनमस्ति. उत्तमम्. अत्र प्रथमान्तं रूपं, वदतu. लिखति. लिखितानां शब्दानाम् इति पदद्वयं युगलं कृत्वा गच्छति. इत्युक्ते तत्र विशेषणविशेष्यभावः अस्ति. शब्दः कीदृशः? शब्दः लिखितः. लिखितः शब्दः इति प्रथमान्तं रूपम् अस्ति भवति तत्र. इत्युक्ते आहत्य अत्र लिख् धातोः क्तान्तरूपं लिखित इति प्रातिपदिकमस्ति. तत्र क्तान्तरूपाणि सर्वदा त्रिषु लिङ्गेषु भवन्ति. लिखितं पुस्तकं, लिखितः शब्दः, लिखिता पत्रिका. क्तान्तरूपाणि त्रिषु लिङ्गेषु तेषां रूपाणि भवन्ति. अत्र लिखितानाम् इत्युक्ते क्ताप्रत्ययान्तरूपं, तत्र कृदन्तपदम् इति वदामः. इत्युक्ते तत्र कृत् प्रत्ययस्य योजनेन, धातुतः कृत् प्रत्ययस्य योजनेन कृदन्तपदं सिद्ध्यति. तस्य अन्ते अपि पुनः वयं सुप्रत्ययं योजयामः. तेन वयं त्रिषु लिङ्गेषु रूपाणि साधयामः. लिखितं, लिखितः, लिख् धातोः रूपाणि. अत्र तु शब्दः इत्यस्य विशेषणमस्ति इति कृत्वा अत्र लिखितः शब्दः इति प्रथमान्तं रूपं भवति. भगिनि एकः सन्देहः, अग्रे इति पदम् अव्ययः वा? किं पदम् अग्रे? अग्रे इति अग्रे अव्ययं भवति इति भाति. सप्तम्यन्तं नास्ति. अग्रे इति पदं कीदृशं पदम्? नेक्स्ट् इट् मस्ट् बी एन अव्यय. अव्ययं मेबि इट् इस् इन् सप्तमी विभक्ति, बट् सो मेनि टैम्स् वि टेक् इन् डिफरेण्ट् विभक्तीस् दट् बिकम्स् अव्यय, नो? आं भगिनि. अग्रे मस्ट् बी सप्तमी विभक्ति. अग्रे पश्यामि इति अव्यय. अस्तु अग्रे अग्रे लिखिता नाम मीन्स् नेक्स्ट् वाट् इस् रिटन् नेक्स्ट् भगिनि स्पोकन् संस्कृत मध्ये क्रियाविशेषणम् इति दत्तम् क्रियाविशेषणम् एड्वर्ब् उत्तमम् तदेव इत्युक्ते अत्र अग्रे लिखितानां शब्दानां प्रातिपदिकम् अस्तु अव्ययमिति भाति क्षम्यताम् एड्वर्ब् क्रियाविशेषणं प्रातिपदिकं प्रथमाविभक्तेः एकवचनरूपं च सावधानतया परिशीलयत अत्र सावधानतया इति कीदृशं पदं सुजाता भगिनी वदतु सावधानतया तृतीया विभक्ति प्रथमान्तं रूपं किं पुनः एकवारं वदतु तत्र प्रथमान्तं रूपं सावधानता सावधानता यथा लता शब्दवत् तत्र मधुरता इव तत्र सावधानता पूर्वं सावधानम् इति पदं दत्तमस्ति किन्तु अत्र सावधानता तल् प्रत्ययान्तरूपम् अस्ति तस्य तृतीयान्तं रूपं सावधानतया कथं परिशीलनीयं सावधानतया परिशीलनीयं परिशीलयत भवती एव वदतु कीदृशं पदं परिशीलयत लोट् लकार मध्यमपुरुष बहुवचनम् अस्ति उत्तमम् मध्यमपुरुष बहुवचनं लोट्लकार अग्रे पठतु प्रातिपदिकं प्रथमाविभक्ते एकवचनरूपं पुरुष पुरुषः पुरुष प्रातिपदिकमस्ति पुरुषः प्रथमाविभक्ति एकवचनं किं पठनीयं भगिनि अत्र कोष्टके किं दत्तमस्ति प्रातिपदिकं वामभागे दत्तमस्ति तस्य प्रथमाविभक्त्यन्तं रूपं दक्षिणपार्श्वे अस्ति इत्युक्ते पुरुषः इति पदस्य प्रातिपदिकं पुरुष तथा वदतु पुरुषस्य एकवारं वदतु भगिनि पुरुषः इति पदं प्रथमाविभक्त्यन्तं रूपम् अस्ति तस्य प्रातिपदिकं पुरुष पुरुष पिता शब्दस्य प्रातिपदिकरूपं पितृ हरिः शब्दस्य प्रातिपदिकरूपं हरि अरिः इत्युक्ते अरिः न जानामि भगिनि कोऽपि वदतु प्रीतिः शब्दस्य प्रातिपदिकम् अस्ति प्रीति प्रीति मया शब्दस्य प्रातिपदिकं मया एव अत्र पश्यतु भगिनि माया एव भेदः कः मया माया वदतु माया बोथ् आर् सेम् न मम प्रश्नः तु मया इति एकं पदमस्ति माया इति अन्यत् पदमस्ति तयोः भेदः अस्ति किं भेदः कः मया सर्वनाम शब्दः अस्मत् शब्दस्य तृतीयान्तं रूपं तृतीयान्तरूपम् अत्र किं लिखितम् माया यथा लता शब्दवत् वदतु राज्यं एकवचनरूपम् अस्ति राज्य प्रातिपदिकमस्ति बलं शब्दस्य प्रातिपदिकरूपं बल बल आहत्य आहत्य अत्र पुरुषः इति शब्दस्य प्रातिपदिकं पुरुष कथं वक्तव्यं तत्र अकारान्त पुंलिङ्गशब्दः पुंलिङ्ग एकवचनशब्दः पितृ ऋकारान्तशब्दः इकारान्तशब्दः प्रीतिः इकारान्तशब्दः किन्तु स्त्रीलिङ्गपदम् स्त्रीलिङ्गपदं मया स्त्रीलिङ्गपदम् आकारान्तशब्दः लतावत् राज्यं नपुंसकलिङ्गशब्द एकवचनं राज्य इति प्रातिपदिकं नकारान्तपदं भवति राज्यं बलशब्दस्य अकारान्तप्रातिपदिकं बल अपि अकारान्तप्रातिपदिकम् अस्ति किन्तु पदं तु नपुंसकलिङ्गपदं बलं तावदेव भगिनि प्रातिपदकं दृष्ट्वा एव वयं किम् अन्तपदम् इति अवगच्छावः किल अवगच्छामः किल आं भगिनि प्रातिपदिकं दृष्ट्वा एव इत्युक्ते पिता लुक् लैक् अकारान्त बट् पितृ प्रातिपदिकं दृष्ट्वा ओ ऋकारान्त इति अवगम्यते किल अवगम्यते So that is also one use of pratipadikam. We have to know the pratipadikam. Pratipadikam jnatavyam. Apicha, atra ktantapadani pashyamasyat, tatra pratipadikam likhita iti ktantarupam asti, kintu likhita iti padasya pumlingarupam likhitaha, strilingarupam likhita, napumlingalingam likhitam asti, kintu pratipadikam tu ekameva tatra. यदा प्रातिपदिकं विशेषणं भवति तदा आल् द लिङ्गस् विल् बि वेलिड् अदर्वैस् प्रातिपदिक यूजुलि इट् विल् हेव् ओन्लि वन् पर्टिक्युलर् लिङ्ग लैक् राम प्रातिपदिक इट् हेस् ओन्लि फुल् लिङ्ग लैक् दट् आं भगिनि तदेव मम चिन्तनमपि अन्ये के चिन्तयन्ति अन्येषां चिन्तनं किम् अस्मिन् विषये तावदेव अत्र अग्रे गत्वा वयं अत्र पूर्णेन्दुमहोदय भवान् पठतु अग्रे किम् अस्ति अस्ति वा महोदय पूर्णेन्दुमहोदय अत्र नो चेत् तत्र उषा भगिनी भवती एव पठतु अत्र आं भगिनि प्रातिपदिकस्य अन्ते यः वर्णः अस्ति शब्दः तदन्तः भवति यथा केशव भगिनि ककार इति वदामः क इति वदामः तत्र भगिनि तदेव अहं वक्तुमिच्छामि तत्र इक् ग श्यु तथा वदामश्चेत् तत्र किञ्चित् काठिन्यमस्ति इति कृत्वा तत्र अस्माकम् उच्चारणं कथं भवेत् ककारः योगः एकारः योगः षकारः योगः अकारः योगः वकारः योगः तथा वदामश्चेत् इतोपि सुलभः भवति तादृशरीत्या एव तत्र वक्तव्यमस्ति क् ग् तथा वदामश्चेत् किञ्चित् अवगमनमपि क्लेशकरं भवति यथा केशव ककारयोगः एकारयोगः षकारयोगः अकारयोगः वकारयोगः अ अन्तिमवर्णः अ अस्ति अतः केशवशब्दः अकारान्तः इति प्रातिपदिकस्य अन्ते यः वर्णः अस्ति शब्दः तदन्त भवति पुरुषः अन्तिमवर्णः अस्ति अकारान्तः पितृ प्रातिपदिकमस्ति चेत् ऋकारः अन्तिमवर्णः अरि पुंलिङ्गे प्रातिपदिकम् अरि अस्ति अन्तिमवर्णः अस्ति इकारः स्त्रीलिङ्गशब्दः प्रीतिः प्रीति अन्तिमवर्णः अस्ति इकारः माया स्त्रीलिङ्गे आकार अस्ति अतः आकारान्त स्त्रीलिङ्गशब्दः राज्य नपुंसकलिङ्गे राज्य अकारान्त अस्ति अकारान्त नपुंसकलिङ्ग बल अन्तिमवर्णः अस्ति अकारान्तः अतः बलः न बल नपुंसकलिङ्गे नपुंसकलिङ्गे तावदेव अत्र अधुना शोभा भगिनी भवती पठतु अग्रिमे पुटे किम् अस्ति भगिनि तत्र कानिचन शब्दानि दत्तानि प्रथममस्ति कवि तत्र पदच्छेदं कुर्मः चेत् ककारः योगः अकारः योगः वकारः योगः ईकारः अन्तिमवर्णः ई इति अस्ति इति कृत्वा अतः तत्र कविशब्दः ईकारान्तः माया इति मकारः योगः दीर्घ आकारः योगः यकारः योगः आकारः अन्तिमगुणः आ अस्ति अतः मायाशब्दः आकारान्तः नारी नकारः योगः आ योगः रकारः योगः ई दीर्घ ई अन्तिमवर्णः दीर्घ ई इति कृत्वा ईकारान्तः शब्दः भवति नारी नारीशब्दः पितृ पकारः योगः ईकारः योगः तकारः योगः ऋकारः अन्तिमवर्णः ऋकारः अस्ति अतः पितृशब्दः ऋकारान्तः अग्रे पठामि वा किञ्चित् वदतु अत्र किमस्ति तत्र यदि पदस्य अक्षराणि तत्र पदच्छेदः एव खलु तत्र अक्षराणि पश्यामः चेत् अन्तिम अक्षरः प्रातिपदिकस्य किमपि भवति तत् स्वरात् उच्चारण नयामः अपि च तत् पदस्य शब्दस्य कारान्त तदेव भवति प्रातिपदिकस्य अन्ते किमपि वर्णः अस्ति तत् शब्दस्य उच्चारणः तत्र आगच्छति यथा ईकारः अस्ति चेत् इकारान्त दीर्घ अकारान्त अथवा दीर्घ ईकारान्त ऋकारान्त इति यद्यपि प्रातिपदिकम् अपि शब्दः भिन्नः रूपाणि भिन्ने रूपेण दृश्यते प्रातिपदिकं दृष्ट्वा एव वयम् अकारान्त आकारान्त इति वक्तुं शक्नुमः उत्तमम् इत्युक्ते अत्र आहत्य कविशब्दस्य प्रातिपदिकम् अत्र कविः इत्यस्य प्रातिपदिकं कवि तत्र कविशब्दस्य अन्तिमवर्णः ह्रस्व ईकारः अस्ति इति कृत्वा तत् पदं ह्रस्व ईकारान्तपदम् अपि च पुंलिङ्गपदम् इति वयम् एतत् सर्वं वयं जानीमः एव अत्र अग्रे एतेषां प्रातिपदिकानां वर्णक्रमः वर्णक्रमं लिखित्वा अन्तनिर्णयं कुरुत इति वाक्यमस्ति अत्र क्लेशकरः किम् अस्ति इत्युक्ते एतत् सर्वं अजन्तशब्दः लेकिन् हलन्तशब्दे प्रातिपदिकम् अन्वेषणं करोतु अपि क्लिष्टकरः किल फार् न्यू एण्ट्रेन्स् लैक् विद्यार्थी शब्द अहं चिन्तयामि ईकारान्त लेकिन् विद्यार्थिन् नकारान्त इति उच्यते किल डिफिकल्ट् इट् इस् अभ्यासेन इत्युक्ते अत्र विद्यार्थी इति पदम् ईकारान्तपदं यथा नदी शब्दवत् नास्ति तत्र नकारान्त विद्यार्थिन् तथा वयं अग्रे गत्वा वयम् इत्युक्ते तत्र किञ्चित् अभ्यासः अपेक्षितः बहुत्र श्रवणीयम् अपि च पठनीयम् एव भवति पठनीयम् इत्येव भवति अत्र अत्र गृहपाठरूपेण अत्र एतम् अभ्यासं कुर्वन्तु. अधुना अत्र वयं न कुर्मः, गृहपाठरूपेण कुर्वन्तु. अत्र मम आशयः तु मम क्षम्यतां भगिनी, किञ्चित् ध्वनिः आगच्छति कस्य गृहे गृहे अत्र कृपया म्यूट् कुर्वन्तु ध्वनिः अस्ति चेत्. अत्र गृहपाठरूपेण अभ्यासं कुर्वन्तु. अत्र एकं पदमस्ति अन्तनिर्णयं कुरुत इति पदमस्ति. कुरुत इति पदस्य विषये कोऽपि वदतु अत्र कीदृशं पदम्? लोट् अकारम् अध्ययं पुष्य एकवचनं बहुवचनं क्षम्यतां क्रूधातोः रूपम् अस्ति. अत्र अत्र एकं वक्तुम् इच्छामि अन्येषां कृते. अत्र ध्वनिः अस्ति चेत् कृपया म्यूट् कुर्वन्तु. क्षम्यतां भगिनि, अहमेव चिन्ता मास्तु. अत्र कुरुत इति पदमस्ति. यथा भगिन्या उक्तं, मध्यमपुरुष बहुवचनरूपं कुरुत क्रूधातोः रूपम् अस्ति. अत्र क्रूधातोः विषये अत्र उभयपदी धातुः क्रूधातुः, तस्य परस्मैपदीरूपम् अस्ति, आत्मनेपदीरूपम् अपि अस्ति. अत्र परस्मैपदीरूपं दत्तमस्ति. करोति इति परस्मैपदीरूपं, किन्तु करोति अत्र लोट् लकार मध्यमपुरुषरूपं कुरुत इति दत्तमस्ति. किन्तु वयम् अत्र कुरुत इत्यस्मिन् स्थाने आत्मनेपदीरूपं योजयामश्चेत् समीचीनं भवति. आत्मनेपदीरूपम् अस्य समानार्थकं रूपम् अन्वेष्टव्यं. किं तत् रूपं? किम् आत्मनेपदीरूपम्? अत्र लट्लकार एकवचनरूपं कुरुते इति आत्मनेपदीरूपम् अस्ति. कुरुते इति पदं स्वीकृत्य लोट् लकारः मध्यमपुरुष बहुवचनरूपं वक्तव्यम्. कुरुध्वं. कुरुध्वम्, उत्तमं. कुरुध्वं तत्र अहम् एकवारं वदामि. कुरुते शब्दस्य आत्मनेपदीशब्दस्य लोट् लकार नवरूपाणि कुरुतां, कुर्वातां, कुर्वतां, कुरुष्व, कुर्वाथां, कुरुध्वं, करवै, करवावहै, करवामहै. भवन्तः सर्वे श्रुतवन्तः एव श्लोकं. सहवीर्यं करवावहै. कुत्र किञ्चित् स्मारयन्तु, कस्मिन् श्लोके तत्र तद्वाक्यमस्ति सहवीर्यं करवावहै? करवावहै, करवावहै इति द्विवचनरूपम्. उत्तमपुरुष, उत्तमपुरुष द्विवचनरूपं. किन्तु किन्तु आत्मनेपदीरूपं क्रूधातोः आत्मनेपदी रूपस्य लोट् लकार उत्तमपुरुष द्विवचनं. अधुना वयं वयमपि तस्य प्रयोगं कर्तुं शक्नुमः. कथं? कार्यं अधुना कार्यं करवामहै, अथवा अधुना अहम् अधुना वयम् आरभामहै पाठं. गीतासोपानं पुस्तकस्य पठनं आरभामहै इति वाक्यमपि साधु. आरभते, आरभते इति पदम् आत्मनेपदी अस्ति इति कृत्वा तत्र आरभामहै इति वाक्यं भवति. किन्तु अत्र तु अस्माकं विषयः कुरुत इति शब्दस्य आत्मनेपदीरूपं समानार्थकं रूपं. यथा भगिन्या उक्तं, कुरुध्वम् इति रूपमपि भवति. उत्तमं, तावदेव. अत्र लता भगिनी भवती पठतु. तस्मिन्नेव पुटे अन्तिमभागे किमस्ति? एतेषां प्रातिपदिकानां वर्णक्रमं लिखित्वा इस् दट् वेर् यु वाण्ट् मी टु बि एतेषु सर्वेषु कवि अन्तिमवर्णः all that is got over next is etesham pratipadikanam varnakramam likitva anta nirnayam kuruta oh this you gave us a homework okay next para eteshu sarveshu shabdeshu ha bagini is that where you want me to be eteshu shab okay eteshu sarveshu शब्देषु अन्तिमः वर्णः स्वरः अ आ इ ई उ ऊ ऋ ए ऐ ए ऐ ओ औ एव अस्ति स्वराक्षराणाम् अच् इति नाम अतः एते सर्वे शब्दाः अजन्ताः अच् अन्ते यस्य सः अजन्तः अत्र लिखितम् अस्ति वाट् इस् द संस्कृत नेम् फार् लिस्ट् लिस्ट् आफ् वर्ड्स् आवलिः आवलिः आवलिः ओके हा उपरि स्थितः उपरिस्थरूपरिस्थ अबौ ओके उपरिस्थ पदावली सर्वेषु शब्देषु अन्तिमवर्णः स्वरमेव लैक् कृपा इस् आकारान्त प्रीति इस् इकारान्त देन् भूमि इकारान्त एतु उकारान्त लैक् दट् अधुना वयं दृष्टवन्तः सर्वे अपि स्वराक्षराणाम् एव स्वराक्षराणाम् अच् इति नाम इत्युक्ते माहेश्वरसूत्राणि स्टार्टिङ्ग् फ्रम् अ टु अच् द अच् अच् इति एकः प्रत्याहारः दट् कण्टेन्स् आल् द स्वराक्षरास् अतः एते सर्वे अजन्ताः अच् प्लस् अन्तः अजन्त बिकम्स् अ जष्ट्वसन्ध्येटिङ्ग् अच् अन्ते यस्य सः अजन्तः इति समासः उत्तमं भगिनि अत्र भवन्तः सर्वे धन्यवादः भगिनि अत्र एतेषु सर्वेषु शब्देषु अत्र सप्तमी बहुवचनम् अस्ति अन्तिमस्वरः कः अत्र स्वरः इति पदं पुंलिङ्गपदम् अस्ति अत्र स्वराः दत्ताः अत्र स्वराः इत्युक्ते अकारात् आरभ्य औ पर्यन्तं तत्र एते सर्वे स्वराः अन्यानि सर्वाणि व्यञ्जनानि इति वदामः अत्र यथा भगिन्या उक्तम् अजन्त इति पदमस्ति अजन्त इत्युक्ते अच् योगः अन्त तत्र चकारस्य स्थाने जकारः आगतः तत्र जलां जशोन्ते इति सूत्रेण तत्र जस्त्वं भवति अजन्त इति लिखितमस्ति स्वराक्षराणां नाम अच् अस्ति अत्र एतेषां वर्णानां नाम अस्ति अच् इति यथा भगिन्या उक्तम् अच् इति एकः प्रत्याहारः प्रत्याहारः इत्युक्ते किम् इति पश्यामश्चेत् तत्र एकं सूत्रमस्ति आदिरन्त्येन सहेता इति सूत्रम् आदिरन्त्येन सहेता इति सूत्रेण तत्र प्रत्याहारः नाम किम् तत् प्रत्याहारः इति एक नाम इत्युक्ते एका संज्ञा अस्ति तस्य सूत्रम् आदिरन्त्येन सहेता अपि च यदि वयं पाणिनेः तत्र माहेश्वराणि सूत्राणि पश्यामश्चेत् तत्र प्रथमसूत्रात् आरभ्य चतुर्थसूत्रपर्यन्तं ये वर्णाः सन्ति ते सर्वे अत्र अच् प्रत्याहारे सन्ति अत्र आयि उण् रुल्रुक् अयौच् तत्र ऐ औच् पर्यन्तम् इत्युक्ते आहत्य प्रथमसूत्रात् आरभ्य चतुर्थसूत्रं पर्यन्तं ये वर्णाः सन्ति ते सर्वे स्वराक्षराणि पश्यन्तु अत्र पदमस्ति अक्षरं स्वराक्षराणाम् इति षष्टिबहुवचनरूपं दत्तमस्ति अत्र अक्षराणि इति नपुंसकलिङ्गपदं कथं पदस्य विषये इतोपि ज्ञातुमिच्छामश्चेत् अक्षरम् इत्युक्ते अत्र अरुणा भगिनी वदतु अत्र कीदृशसमासः अस्ति बहुव्रीहिसमासः भगिनि अत्र क्षरं नै नै तत्पुरुषसमासः अस्ति तत्र न क्षरं यत् न नश्यति तदेव अक्षरं तत्र नैसमासः अस्ति नैतत्पुरुषसमासः न क्षरम् अक्षरं किन्तु अक्षर इति प्रातिपदिकात् त्रिषु लिङ्गेषु रूपाणि भवन्ति अक्षरः अक्षरम् अक्षरा इति त्रिषु लिङ्गेषु रूपाणि अपि भवन्ति अक्षरम् इति नपुंसकलिङ्गपदस्य अर्थः तु सिलबल् इति अर्थः अस्ति किन्तु पुंलिङ्गे अक्षरः इति पदं स्वीकुर्मः चेत् अक्षरः कः यस्य नाशः नास्ति सः एव अक्षरः अक्षरः भगवद्गीतायां श्लोकः अपि अस्ति आत्मा अविनाशी आत्मा कीदृशः इत्युक्ते आत्मा अविनाशी तस्मिन् अर्थे एव अक्षरः इत्युक्ते अविनाशी इति अर्थः किन्तु अत्र स्वराक्षराणि दत्तानि अत्र अक्षराणि इत्यस्मिन् पदे अपि णत्वम् अस्ति अपि च अन्ते एतद् वाक्यमस्ति अच् अन्ते यस्य सः अजन्तः ईदृशं विग्रहवाक्यं कस्मिन् समासे भवति बहुव्रीहिसमासे यदा वयं विग्रहवाक्यं लिखामः एतादृशरीत्या वक्तव्यम् अच् अन्ते यस्य सः अजन्तः तत्र अजन्तः कः अजन्तः शब्दः शब्दः कीदृशः शब्दः अजन्तः इत्युक्ते अत्र सर्वदा बहुव्रीहिसमासे अन्यपदार्थप्राधान्यं वर्तते अत्र अन्यत् पदं किं शब्दः शब्दः इत्यस्य विशेषणम् अजन्तः एते सर्वे शब्दाः अजन्ताः तदेव अत्र लिखितमस्ति अपि च अग्रिमे पुटे एतावत्पर्यन्तं वयं प्रातिपदिकं इत्युक्ते सुबन्तपदस्य मूलरूपं तेषां चिन्तनं कृतवन्तः अग्रिमे पुटे किञ्चित् परिशीलयामः अधुना अत्र कोऽपि वदति वा अत्र पूर्णेन्दुमहोदय भवान् किम् अवगतवान् अस्य पठनस्य भवतः अवगमनं किम् एतत् सर्वं पठित्वा भवान् किम् अवगतवान् अस्ति वा महोदय न श्रूयते अधुना अत्र प्रिया भगिनी भवती वदतु भवत्याः अवगमनं किम् अद्य पाठस्य वा अद्य पाठस्य अवगमनं वा भगिनि अस्तु अद्य अजन्तशब्दाः कथं भवति के वर्णाः मध्ये भवति अण्ड् कथं अकारान्तः वा इकारान्तः वा कथं ज्ञातव्यम् इति वयं दृष्टवन्तः तस्य प्रातिपदिकं किम् इति अपि दृष्टवन्तः अद्य उत्तमम् अत्र अत्र अग्रिमे पुटे किमस्ति इति एकवारं पश्येम अत्र भगिनी अत्र उपरि शीर्षकं पठतु अग्रिमपुटे वा अग्रिमे पुटे मा ते सङ्गोस्तु भवती श्रुतवती वा एतत् वाक्यं न मा ते श्रुतवती सङ्गोस्तु सङ्गः अस्तु वा तत् सङ्गः अस्तु. अधुना अत्र अरविन्दमहोदय भवान् वदतु, कस्मिन् श्लोके एतद् वाक्यम् अस्ति गीतायां, कस्मात् उद्धृतं वाक्यम् एतद् वाक्यम्? माते सङ्गोस्तु अकर्मणि, कर्मणाम् अनारम्भात् नैष्कर्म्यं पुरुषोऽस्मते. तस्मात् श्लोकात् एतद् वाक्यम् उद्धृतमस्ति. कर्मण्य बहु उत्तमः श्लोकः. कर्मण्येव वाधिकारस्ते मा फलेषु कदाचन, मा कर्मफलहेतुः मा भूः, माते सङ्गोस्तु अकर्मणि. अत्र अस्मिन् श्लोके यद्यपि चत्वारि अन्वयवाक्यं लिखामश्चेत् चत्वारि वाक्यानि सिद्ध्यन्ति, किन्तु अन्तिमे वाक्ये माते सङ्गोस्त्वकर्मणि इति वाक्यमस्ति. तत्र सङ्गोस्त्वकर्मणि इति पदं स्वीकुर्मः चेत् कोऽपि वदति वा तस्मिन् विषये? सङ्गः ते अस्तु अकर्मणि. उत्तमं. सङ्गः सङ्गः ते अस्तु अकर्मणि. चत्वारि पदानि सन्ति. सङ्गः सङ्गः किं भवति? विसर्गसन्धिः भूत्वा सङ्गो इति भवति. चतुर्थं भाटसूत्रं कार्यं करोति. अतः परस्य विसर्जनीयस्य अतिहशि च उत्वम् इति सूत्रं कार्यं करोति. विसर्गसन्धिः सङ्गो सङ्गः अस्तु. अस्तु वयं जानीमः, अस्तु अकर्मणि. तत्र पुनः अस्त्वकर्मणि, तत्र यण्सन्धिः भवति. अस्तु उकारस्य स्थाने इको यणचि इति सूत्रेण उकारस्य स्थाने वकारः आगतः. सङ्गोस्त्वकर्मणि. एतावता अत्र श्लोकं परिशीलयामश्चेत् अन्वयवाक्यं किं भवति? ते अकर्मणि सङ्गः मास्तु. तत्र अन्वयवाक्यं ते अकर्मणि सङ्गः मास्तु इति वाक्यमस्ति. अत्र सर्वे गृहं गत्वा एकवारं एतं श्लोकं पठन्तु. अत्र अस्मिन् श्लोके एकं पदमस्ति, मम कृते किञ्चित् नूतनं पदं, तदर्थं वदामि. अस्मिन् श्लोके मा भूः इति पदमस्ति. तत्र अभूः इति तत्र क्रियापदमस्ति. अभूः एतावत्पर्यन्तम् अहं न पठितवती. तत्र रूपमस्ति लुङ् लकारः. साधारणतया वयं लङ् लकारं जानीमः, किन्तु अस्मिन् श्लोके एकं पदमस्ति, तस्य रूपं लुङ् लकाररूपं. लुङ् लकारः इत्युक्ते सामान्यभूतकालरूपं. लङ् लकारः इत्युक्ते अनद्यतने लङ् अनद्यतनभूतकालमस्ति चेत् लङ् लकारं योजयामः, किन्तु अस्मिन् श्लोके लुङ् लकारयुक्तं पदमस्ति. मम कृते किञ्चित् नूतनम्, अतः वदामि. अत्र आहत्य अकर्मणि सङ्गः मास्तु इति विषयः. अकर्मणि सङ्गः मास्तु इत्युक्ते किम्? कोऽपि वदतु. Don't rest without doing any work. Because in the initial words he says, कर्मण्येवाधिकारस्ते मा फलेषु कदाचन. You only have the duty to do your work, but don't expect any phala, he says. So usually, and ma karma phala hetu ho. Hetu ho ho. And don't become the source for any karma phala. That is, you don't expect any karma phala also. And you are not the source for that. Because our karmas are the thing which makes us get into action and then get some phala also. So thinking like that, I should not even sit without doing any work. that's what he is telling. फलापेक्षां न कर्तव्यम्. उत्तमं भगिनि. भूमा भगिनी किञ्चित् वदतु. कर्माणि कर्तुं वयं कर्तुं कर्तुमेव शक्नुमः, परन्तु फलस्य कर्मस्य फलं न अपेक्षितव्यम्. उत्तमम्. इत्युक्ते अत्र यदि वयम् अर्थं तात्पर्यं पठामश्चेत् किं लिखितमस्ति इत्युक्ते, कर्माचरणे एव तव अधिकारः, फलविषये तव अधिकारः नास्ति. कर्मणः फलापेक्षां विना कार्यं कर्म कुरु सर्वदा. कर्मणः फलापेक्षां विना कार्यं करोतु. किन्तु अन्ततो गत्वा अकर्मणि सङ्गः मास्तु. इत्युक्ते कर्मणः अनाचरणे तव अभिलाषः मास्तु. इत्युक्ते वितौट् डूयिङ्ग् एनिथिङ्ग् डोण्ट् सिट् ऐड्लि. कर्म करणीयमेव, किन्तु कर्माचरणे एव तव अधिकारः अस्ति, किन्तु तस्य फलविषये अधिकारः नास्ति. इट्स् नाट् इन् अवर् कण्ट्रोल्. तस्मात् सङ्गम् अकर्मणि मास्तु. न कश्चित् क्षणमपि जातु तिष्ठति अकर्मकृत् इत्युक्ते किम्? कोऽपि वदतु. Nobody can sit like that without any action. Nakaschit. Nakaschit. If we try to sit silently, our mind will be working. Thoughts will be generated. That itself is a manasika karma, no? So we cannot stop as long as we are breathing. Either our mind will be doing work, or our hands will be doing work, or our speech, something or the other work keeps going on. So nobody can sit without doing any work. But we shouldn't, even if we do the work, let there be no expectation of result. I think phalapekshe atra bhagini mama chintanam asti phalapeksham vina karma kuru ichukte yadyapi apeksha asti chedapi karmana phala फलविषये अस्माकम् अधिकारः तु नास्ति. दट् मीन्स् वी केनाट् डिक्टेट् दट् वी डिसर्व् दिस्. वी केन् ओन्ली डू द टास्क्, बट् द रिसल्ट् विल् बी, यू केन् आण्टिसिपेट् द रिसल्ट् इन् युवर् फेवर्, बट् इट् मे नाट् हेपन् समटैम्स्. यस्, दट्स् वै वेन् वी डू द वर्क् वी हेव् टु जस्ट् से कृष्णार्पणम् अस्तु. दैवं द फला वि मस्ट् think that it is for him, then we can remain slightly aloof at least. इत्युक्ते आहत्य फलविषये अस्माकम् अधिकारः नास्ति इति वदति. अत्र अकर्मणि सङ्गः मास्तु इति श्लोके दत्तमस्ति. अकर्मणि इति पदं सप्तम्यन्तं पदमस्ति. कर्म शब्दस्य नकारान्तपदस्य सप्तम्यन्तं रूपम्. अकर्मणि इति वदामश्चेत् न कर्मणि, तत्र पुनः तत्र नैतत्पुरुषसमासः अस्ति. अधिकारः इति अपि कृदन्तपदम्, अधि उपसर्गपूर्वकः क्रूधातोः रूपमेव. कर्मणि इति तत्र पश्यन्तु, कर्मणि सप्तमी विभक्ति एकवचनरूपं दत्तमस्ति. कर्मणि इत्युक्ते क्रियायाम् इति भिन्नं पदम्. किन्तु कर्मशब्दस्य प्रथमान्तरूपाणि पश्यामश्चेत् कर्मकर्मणि कर्माणि, तत्र कर्म इति पदं नकारान्तपदं, कर्मन् इति प्रातिपदिकमस्ति. अस्मिन् श्लोके वाक्ये ते इति पदमस्ति. अत्र अस्मिन् सन्दर्भे ते इत्यस्य अर्थः कः? युष्मत्शब्दस्य तव ते अर्तुभ्यं ते. अत्र अस्मिन् सन्दर्भे अत्र ते इत्यस्य, अत्र तुभ्यम् इत्यस्मिन् अर्थे नास्ति. अत्र षष्टिविभक्तेः रूपं स्वीकर्तव्यम्. अत्र अस्माकं शीर्षकमस्ति ते सङ्गः मास्तु ते इत्यस्य अर्थः तु अत्र तव. अत्र साधारणम् अत्र अत्र किं दत्तमस्ति, सङ्गः इति लिखितमस्ति. सङ्गः इत्युक्ते काण्टाक्ट्. किन्तु सङ्गः महाप्राण घकारं योजयित्वा वदामश्चेत् सङ्घः इत्युक्ते असोसियेशन्, सङ्गोस्तु. एतावता सङ्गोस्तु इत्यस्मिन् पदे आरम्भे विसर्गसन्धिः अस्ति, तदनन्तरं तत्र गुणसन्धिः अस्ति, अपि च पूर्वरूपसन्धिः अपि अस्ति. अत्र त्रयः सन्धयः सन्ति सङ्गोस्तु इत्यस्मिन् पदे. अत्र पूर्वरूपसन्धिं वयं जानीमः एव, तत्र एङ्गः पदान्तादति इति सूत्रेण तत्र अकारस्य स्थाने अवग्रहचिह्नं स्थापयामः. आहत्य कर्मणः अनाचरणे सङ्गः मास्तु इति वदति. अपि च भगवान् वदति, वदतु महोदय. अन्यश्लोके भगवान् कथं करणीयम् इति दृष्टवान्. न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन, नानमाप्तवमाप्तव्यं वर्त एव च कर्मणि. This he is explaining how you can remain without expecting the result. You can how to remain in work without accepting the result. Nanam aptavam aptavyam varta eva cha karmani. Uttamam, uttamam. Ichuktatra sirshakam, idam sirshakam pathitva kim avagamyate ichukte कर्मणः अनाचरणं मास्तु इत्युक्ते नान् पर्फार्मेन्स् आफ् एक्षन् इस् नाट् नाट् गुड् नाट् एक्सेप्टबल् नान् पर्फार्मेन्स् आफ् एक्षन् इस् अनएक्सेप्टबल्. आहत्य भवन्तः सर्वे श्रुतवन्तः एव संस्कृतव्यवहारसाहस्री इति एकं पुस्तकमस्ति, बहु लघु पुस्तकं. संस्कृतव्यवहारसाहस्री नाम्ना एकं पुस्तकमस्ति. तस्मिन् पुस्तके अत्र बहूनि लघुवाक्यानि, इत्युक्ते प्रायशः सहस्रं वाक्यानि सन्ति, बहु लघुवाक्यानि. एकवारं पठामश्चेत् इतोपि अस्माकं सम्भाषणं उत्तमरीत्या कर्तुं शक्नुमः. प्रारम्भिकस्तरीयछात्राणां कृते तस्य पठनं आवश्यकम्. अत्र भगिनी पुनः वदतु शीर्षकः. पुस्तकस्य नाम संस्कृतव्यवहारसाहस्री. तस्मिन् पुस्तके बहु लघुवाक्यानि, सहस्रं वाक्यानि स्थापितानि सन्ति. अस्मिन् पुटे शिष्टाचाराः, शिष्टाचाराः के, शिष्टैः कथं सम्भाषणं क्रियते, अत्र ते कथम् आचरन्ति तादृशरीत्या अत्र शिष्टाचारान् दत्तवन्तः. अत्र सम्भाषणम् एतत् सम्भाषणं पठित्वा समापयामः. अधुना अत्र इदानीं पर्यन्तं के के न उक्तवन्तः अत्र मम समीपे अस्ति ललिता, ललिता भगिनी अत्र सम्भाषणं, ललिता भगिनी अपि च शोभा भगिनी सम्भाषणं पठन्तु. आं भगिनि, सम्भाषणं अत्र आचार्य अशोकयोः मध्ये. एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च. आचार्यः नमो नमः, अद्य गीतापठनम् आवश्यकं किम्? आम् आवश्यकं, निश्चयेन आवश्यकम्. आचार्य गीतापठनार्थं किं किम् आवश्यकम्? आचार्यः गीतापुस्तकम् आवश्यकम्. लिपिज्ञानम् आवश्यकं किम्? आम् लिपिज्ञानम् आवश्यकम्. कृष्णफलकम् आवश्यकं किम्? कृष्णफलकं मास्तु, मम उच्चारणदोषः अस्ति, भवतः साहाय्यम् आवश्यकम् आचार्य. भयं मास्तु, अहं साहाय्यं करोमि. श्लोकानां कण्ठस्थीकरणम् आवश्यकं किं? मास्तु, प्रतिदिनं पारायणं पर्याप्तं, तेन स्वयमेव श्लोकाः कण्ठस्थाः भवन्ति। भवतः गीतापुस्तकम् आवश्यकं किम्? मम मास्तु, गोविन्दस्य आवश्यकं। मम गृहे व्याख्यानसहितं पुस्तकम् अस्ति, आनयामि किम्? मास्तु, मूलमात्रं पर्याप्तम्। अस्तु आचार्य, धन्यवादः। स्वागतम्। उत्तमम्। अत्र प्रत्येकं वाक्यं स्वीकुर्मः चेत् नमो नमः इत्यस्मिन् सन्धिः अस्ति, कोऽपि वदतु। नमो नमः विसर्गसन्धिः। विसर्गसन्धिः, तत्र विसर्गस्य स्थाने ओकारः अत्र आगतः। गीतापठनम्, अत्र गीतापठनम् इति समस्तपदं, गीतायाः पठनं, गीतायाः पठनं, षष्ठीतत्पुरुषवभगिनी। आवश्यकं किम्? आवश्यकम् इति पदमपि तद्धितान्तं रूपम्। अपि च अत्र गीतापठनार्थम् इति पदमस्ति, तदपि समस्तपदमेव। तत्र विग्रहवाक्यं किं भवति? गीतायाः पठनस्य अर्थं गीतापठनं इत्युक्ते गीतायाः पठनम् इति षष्ठीविभक्तेः लोपः अभवत् तत्र। किन्तु अत्र विग्रहवाक्यं कथं भवति? गीतापठनाय इदं, गीतापठनाय इदम् इति भवति, तत्र चतुर्थी तत्पुरुषसमासः भवति। अपि च अत्र पश्यन्तु, किम् इति लिखितमस्ति, किं किम् आवश्यकं। तत्र प्रथमं किम् इत्यस्मिन् पदे अनुस्वारः अस्ति, अग्रिमे किं पदे मकारः अस्ति। किमर्थं तावान् भेदः? नमो नमः गीतापठनम् आवश्यकं किम्? किं लास्ट् लेटर् मकार आगच्छति, अत एव अनुस्वारः न भवति। अत्र गीताञ्जलि भगिनी, एकवारं गीताञ्जलि भगिनी, अत्र भेदः अस्ति, किमर्थं तादृशरीत्या लेखनीयम्? आं भगिनि, प्रथम किम् इति परं वाक्यं ककार अस्ति, इत्युक्ते स्वरः नास्ति, तदनन्तरम् अनुस्वारः तिष्ठति। किन्तु अत्र द्वितीय किं परवर्ण स्वरः अस्ति चेत् मकार आगच्छति। उत्तमम्, उत्तमं। तत्रापि तस्य नाम, तत्र आरम्भे किम्, अत्र पश्यन्तु गीतापठनार्थं किं किं, तत्र सन्धिः भवति, सन्धेः नाम किं, तत्र अनुस्वारः, अनुस्वारः आगतः। तत्र सूत्रमस्ति मोनुस्वारः, मोनुस्वारः इति सूत्रेण तत्र पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलिपरे। उत्तरपदस्य आदिमवर्णः हल् वर्णः ककारः अस्ति इति कृत्वा पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलिपरे इति सूत्रं वदति। तत्र सूत्र मोनुस्वारः इति सूत्रेण तत्र मकारस्य स्थाने अनुस्वारागमः अभवत्। किन्तु आवश्यकम् इति पदस्य आदिमवर्णः आकारः अस्ति, इत्युक्ते स्वरवर्णः अस्ति इति कृत्वा। अनन्तरम् अत्र लिपिज्ञानम् इति पदमस्ति, तत्र एतदपि समस्तपदं, किं किं वक्तव्यम् अत्र? षष्टिः लिपेः ज्ञानम्, अत्र लिपेः ज्ञानं षष्टितत्पुरुषसमासः भवति। अहं शब्दकोशं दृष्टवती, अतः वदामि। लिपिः ह्रस्व इकारान्तपदमपि अस्ति, लिपि नदीशब्दवत् रूपमपि दृश्यते तत्र। किन्तु लिपिज्ञानं, लिपिकारः, लिपिकारः इत्युक्ते लेखकः। तत्र लिपिः इति पदं, लिप् तत्र धातुः, किन्तु तत्र लट्लकाररूपं लिम्पति, लिप्यते वयं जानीमः, लिप्यते, लिप्यते कर्मणि लट्, लिम्पति कर्तरि लट्। अत्र भगिनी लिपिः अपि च लिपि समानार्थकशब्दौ स्तः वा? आं भगिनि, तदेव मम चिन्तनं. यद्यपि एकं पदं मतिशब्दवत् अस्ति, अन्यत् पदं नदीशब्दवत् दीर्घ ईकारान्तपदमस्ति चेदपि समानार्थकशब्दौ एव. अनन्तरं कृष्णफलकं कोऽपि वदतु अत्र. कृष्णफलकमपि समस्तपदं. कृष्णस्य कृष्णफलकं कृष्णयुवफलकम् न न अत्र कृष्णवर्णस्य फलकं. हा, तत्र कथं वक्तव्यं? कृष्णवर्णीयम् इदं फलकम्. इदं फलकं कृष्णवर्णीयम् इदं फलकं. तत्र फलकं कृष्णवर्णे अस्ति इति अर्थः तत्र. इत्युक्ते इदं फलकं कृष्णं कृष्णवर्णे अस्ति इति. इत्युक्ते अत्र आहत्य विशेषणपूर्वपदकर्मधारे समासः भवितुम् अर्हति. अत्र उच्चारणदोषः इत्यपि समस्तपदम्. अपि च इतोपि किमस्ति अत्र? साहाय्यम् इति पदमस्ति. साहाय्यम् आवश्यकम्. अत्र सहायस्य भावः, किन्तु सहायः सहायः इति एकं पदं वयं जानीमः. सहायस्य भावः साहाय्यं. तत्र श्यञ् इति एकः प्रत्ययः अस्ति, तद्धितान्तं पदम्. आचार्य इति सम्बोधनम्. अत्र आचार्य इति प्रातिपदिकमस्ति, किन्तु अस्मिन् सन्दर्भे आचार्य इति पदं सम्बोधनप्रथमान्तं रूपम् अस्ति अत्र. श्लोकानां कण्ठस्थीकरणम् आवश्यकम्. कण्ठस्थीकरणम् अत्र चीप्रत्ययान्तरूपं. साधारणतया स्पष्टीकरणं, स्वच्छीकरणम् इव. अत्र कण्ठस्थीकरणम् अत्र च्वीप्रत्ययान्तरूपम् अस्ति. श्लोकानां कण्ठस्थीकरणं, करणम् इति लुडन्तपदमस्ति इति कृत्वा श्लोकानां षष्टिबहुवचनं दत्तमस्ति. अपि च अत्र किमर्थं कण्ठस्थीकरणे श्लोकः कण्ठे स्थितम् इति कण्ठस्थी किल? बै हार्ट्. बै हार्ट् इन् इङ्ग्लिश्. इन् इङ्ग्लिश् बै हार्ट् वदामः, किन्तु अत्र बै थ्रोट्. बै थ्रोट्. Sometimes we say, no, it is in my throat, but it is not coming to my tongue. We say, something gets stuck in our memory, we say that. Aam, Bhagini. Into Bhagini, atra in throat, not by throat. In throat. In throat. In throat. Contest with them. Tip of the finger, you know. What is it, Bhagini? Tips of the finger, just like that. Contest. उत्तमं. फिङ्गर् टिप्स्. फिङ्गर् टिप् उत्तमं. तावदेव. अत्र अहम् इत्युक्ते श्लोकानां कण्ठस्थीकरणम् आवश्यकम् इत्युक्ते अत्र पुनः पुनः पठनीयम्. अत्र अहं दृष्टवती, एकं पदं दृष्टवती, पुनः पुनः पठनीयम् इत्यस्मिन् अर्थे कीदृशसुन्दरी भाषा पश्यन्तु संस्कृतम्. अत्र पुनः पुनः इति इत्यस्मिन् स्थाने पौनःपुन्यम् इति पदं योजयामः. पौनःपुन्यम् इत्युक्ते पुनः पुनः यत् कुर्मः तदेव पौनःपुन्यं. तत्पदमपि तद्धितान्तपदमस्ति. साधारणतया श्लोकेषु वयं शृणुमः भूयो भूयो. अत्र भूयो भूयो इत्युक्ते भूयः भूयः इत्युक्ते पुनः पुनः इति अर्थः. भूय भूयो नमाम्यहम् इति एकः कस्मिन् श्लोके एकस्मिन् श्लोके अस्ति अत्र. तथा एव अत्र पौनःपुन्यम् इति पदमपि अहं दृष्टवती. अनन्तरम् आहत्य प्रतिदिनं पारायणं पर्याप्तं. प्रतिदिनं वयं दृष्टवन्तः एव, अव्ययीभावसमासः अस्ति तत्र. दिने दिने दिने दिने दिनं दिनं प्रति इत्युक्ते द्विधापि विग्रहवाक्यं वक्तुं शक्यते. दिनं दिनं प्रति अथवा दिने दिने प्रति अपि साधु एव. अत्र सः आचार्यः किं वदति? कण्ठस्थीकरणस्य आवश्यकता नास्ति, केवलं प्रतिदिनं पारायणं करोति चेत् पर्याप्तं भवति इति सः वदति. इत्युक्ते अत्र गीतापठनस्य विषये इदं सम्भाषणं लिखितमस्ति. पारायणम् इति कथम् आगच्छति भगिनि? पारायणं, पारायणम् अत्र परायणम् इति एकं पदमस्ति. परायणम् इत्युक्ते परयोगः अयनम्. अयनम् इत्युक्ते जर्णी इति अर्थः अस्ति. अपि च परायणम् इति पदस्य अर्थं पश्यामश्चेत् लास्ट् रिसार्ट्. परायणम् इति पदस्य अर्थः तु लास्ट् रिसार्ट् इति अर्थः अस्ति. किन्तु पारायणं लास्ट् रिसार्ट्, लास्ट् रिसार्ट् अयनम् इति पदस्य मीनिङ्ग् गतिः आल्सो. अयनम् इस् वन् प्रयाण जर्नि एण्ड् आल्सो द डेस्टिनेशन् इस् आल्सो अयनम् इस् काल्ड् सो परायणम् मीन्स् हि इस् द अल्टिमेट् डेस्टिनेशन्. इत्युक्ते मम आशयः स एव. इत्युक्ते रिसार्ट् इत्युक्ते यथा भगिन्या उक्तम् अत्र लास्ट् डेस्टिनेशन् उत्तमं भगिनि. वदतु महोदय. रलयोरभेदः पलायनं परायणम्. ओ, तत् अहं सम्यक् न जानामि. लरयो अभेदः इति श्रुतवती, किन्तु पलायनं भिन्नं पदं, परायणं भिन्नं पदम्. अत्र पलायनं भिन्नं पदं परायणं. यद्यपि लरयो अभेदः इति श्रुतवती, किन्तु तत्र अर्थभेदः दृश्यते खलु. पलायनं वदतु. पलायनं मीन्स् एस्केप्, चोरः पलायति किल, पलायते. परायणम् इस् हि इस् द अल्टिमेट् रेसार्ट् फार् अस्. शरणम् अस्ति. सो पारायणम् इस् वि डू दट् पारायण इन् आर्डर् टु रीच् हिम्. रीच् द डेस्टिनेशन्. अरुणा भगिनी वदतु. अल्पद्रुम पुस्तके वदति साकल्यवचनम् इत्यमरः पारायणम्. पारं समाप्तिम् अयते गच्छति प्राप्नोति पारायणम्. अस्तु, नन्द्यादित्वादनः. पुनः पुनः एकवारं तत्र विग्रहं वदतु. पारं समाप्तिम् अयते गच्छति प्राप्नोति पारायणम्. उत्तमं. पारं, पारम् इत्युक्ते शोर्. समाप्तिं पारम् अपरं समाप्तिम् अयते गच्छति प्राप्नोति पारायणम्. अयते, अय् धातुः वयं पूर्वं दृष्टवन्तः. अयनम् इति पदं ल्युडन्तपदमस्ति. अयते, अयेते तादृशानि अय् धातोः रूपाणि सन्ति. अयते इत्युक्ते गत्यर्थकधातुः, इत्युक्ते गच्छति इत्यस्मिन् अर्थे. उत्तम. इत्युक्ते क्रास् ओवर् द संसार सागर रीच् शोर् विच् इस् द गाड्. इत्युक्ते अनया क्रियया, साधारणतया ल्युडन्तपदं क्रियायाः भावं वदति. इत्युक्ते अनया क्रियया पारायणेन किं भवति? पारायणेन पारं कण्ठस्थं भवति. अस्तु. इत्युक्ते आहत्य गीताञ्जलिभगिन्याः प्रश्नः तु भवत्या अवगतं वा भगिनि? अरुणा भगिन्या उक्तमस्ति किञ्चित् भगिनि, किञ्चित् किञ्चित्. धन्यवादः. पारायणं तथा वक्तव्यं तादृशरीत्या अत्र समीचीनतया. इत्युक्ते कृदन्तपदमस्ति चेदपि तत्र वयं व्याकरणवर्गे पठितवन्तः. वृत्तिषु न केवलं समासप्रसङ्गे, अन्येषु वृत्तिषु अपि विग्रहवाक्यं दृश्यते. समीचीनतया विग्रहवाक्यं ज्ञातव्यं प्रत्येकं पदस्य. उत्तमम्. अनन्तरमत्र अन्यत् पदमस्ति पर्याप्तम्. पर्याप्तम् इत्यस्मिन् अर्थे अन्यत् पदमस्ति. कोऽपि वदतु. पर्याप्तम् अलम् अलम् इति पदम् अलम् अत्र परि उपसर्गपूर्वकः आप् धातुः कृतान्तरूपं कृताप्रत्ययान्तरूपं इत्युक्ते अत्र आप् धातोः रूपं कृतान्तरूपम् अस्ति इति कृत्वा त्रिषु लिङ्गेषु रूपाणि, किन्तु पर्याप्तिः यथा व्याप्तिः व्याप्तिः इति तत्र क्तिन् प्रत्ययान्तरूपम्, अत्र पर्याप्तिः इति अपि क्तिन् रूपमस्ति, किन्तु पर्याप्तम् इत्यस्मिन् कृतान्तरूपमस्ति अन्ते सुप्रत्ययं योजयित्वा नपुंसकलिङ्गपदं भवति पर्याप्तम् इत्युक्ते अलम् इतः मास्तु इति अर्थः. अत्र गीतायाम् एकः श्लोकः अस्ति प्रथमाध्याये एव, कोऽपि स्मारयति वा? पर्याप्तम् इति पदमस्ति तस्मिन् श्लोके. अपर्याप्तं तदस्माकं बलं भीमाभिरक्षितम्, अपर्याप्तं तदस्माकं बलं भीमाभिरक्षितं, पर्याप्तं त्वदमेव बलं भीमाभिरक्षितम्. उत्तमम्. दशमश्लोकः तस्मिन् श्लोके पर्याप्तम् इति पदमस्ति, अपर्याप्तम् इति पदमपि अस्ति तत्र. अपि च अस्मिन् श्लोके अस्मिन् सम्भाषणे गोविन्दस्य आवश्यकं मम मास्तु इति वदति प्रकाशः, तस्य अर्थः कः? कोऽपि गोविन्द रिक्वेस्ट् बट् ऐ डु नाट्, दट् मीन्स् ऐ आल्रेडी हेव् अ कापि बट् ही डजन्ट् हेव् इति. उत्तमम्. इत्युक्ते अत्र गोविन्दस्य आवश्यकम् इत्युक्ते मम पार्श्वे पुस्तकमस्ति, गोविन्दाय पुस्तकं दातव्यम् इत्युक्ते तस्मै पुस्तकं दातव्यं, तस्य कृते पुस्तकम् आवश्यकं मम पार्श्वे अस्ति इति अत्र अर्थः. परन्तु गोविन्दः अत्र नास्ति भगिनि. गोविन्दः नास्ति. उत्तमम्. अत्र व्याख्यानसहितं पुस्तकमस्ति इति लिखितमस्ति, व्याख्यानं. कोऽपि वदतु तत्र व्याख्यानम् इत्युक्ते किम्? एक्स्प्लेनेशन्. उत्तमम्. उत्तमं. विवरणं. विवरणम्. उत्तमम्. अत्र पदं कथं निष्पन्नम् इति पश्यामश्चेत् वि उपसर्गपूर्वकः, आ उपसर्गपूर्वकः, ख्या धातुः, ल्युट् प्रत्ययः, वि योगः, आयोगः, ख्यायोगः, तत्र धातुः ख्या धातुः. ख्यातिः वयं जानीमः, प्रख्यातिः, विख्यातिः, सः धातुः एव अत्रापि ख्या धातुः, किन्तु अत्र यण्सन्धिः भवति, वियोगः आ व्या भवति, इकारस्य स्थाने यकारः यण्सन्धिः भूत्वा. व्याख्यानम् इत्युक्ते इण्टर्प्रिटेशन् अथवा नरेशन् इति भवति. अत्र अत्र व्याख्याता इति पदमस्ति, व्याख्याता इति पदं कर्ता इव तृच् प्रत्ययान्तरूपं, तृच् प्रत्ययान्तरूपम्. अत्र प्रातिपदिकं व्याख्यातृ, किन्तु स्त्रीलिङ्गे किं भवति? व्याख्याता. पुंलिङ्गे व्याख्याता भवति, स्त्रीलिङ्गे व्याख्यात्री भवति. कर्त्री कर्त्री दत्तवत्. अत्र अग्रे गत्वा मूलमात्रं पर्याप्तम् इति लिखितमस्ति. अत्र मूलं, मूलम् इत्युक्ते ओरिजिनल्. अत्र मात्रं, मूलमात्रम्, अत्र एतादृशानि पदानि, अन्यानि पदानि अपि अहं दृष्टवती, रेखामात्रं, क्षणमात्रं, किञ्चिन्मात्रम्, अङ्गुलिमात्रम्, एतानि इत्यादीनि समस्तपदानि सन्ति. रेखामात्रं, क्षणमात्रं, किञ्चिन्मात्रम्. अत्र किं वदति सः आचार्यः गीतायां? What is the meaning of रेखामात्रं? रेखा Line. Meaning? Line. Just a line. अत्र मूलमात्रं पर्याप्तम्. अत्र मात्रम् इति पदं पश्यामश्चेत् तत्र वयं सर्वे जानीमः एव एकः धातुः अस्ति मा धातुः. तस्य मूलरूपं माङ् माति इति लट्लकाररूपं माति माति मेजर् मेजर् माति मापयति दीर्घ आकारान्तधातुः. अत्र माति साधारणलट्रूपं मापयति णिजन्तरूपम् अस्ति. तत्र साधारणपदमेव वयं जानीमः एव अग्निमापकं. तत्र अग्निमापकम् इत्युक्ते तत्र मापनकार्यम् इत्युक्ते तत्र मेजर्मेण्ट् मेजर् एव. तत्र उष्णमापकं थर्मामीटर् उष्णमापकम् मानम् अपि अस्ति. मानं मानम् इत्युक्ते मानं साधारणल्युडन्तपदं किन्तु मापनं णिचियोजयित्वा ल्युडन्तम् इति. धन्यवादः इति पदमस्ति. अत्र धन्य इति पदं त्रिषु लिङ्गेषु अस्ति. धन्यः धन्या धन्यं. तत्र धन्यः इत्युक्ते भाग्यशाली सौभाग्यशाली. किन्तु अत्र वद् धातोः रूपमेव वादः. वद् धातुतः घञ् प्रत्ययान्तरूपं वद् वादः इति रूपमस्ति. किन्तु धन्यवादः इति पदस्य विग्रहवाक्यं कोऽपि दृष्ट्वा वदति वा? अरुणभगिनी वदतु अत्र धन्यवादः इति पदस्य. कोऽपि वदतु दृष्ट्वा परिशीलयन्तु. अस्तु तावदेव. संस्कृते वक्तुम् अशक्यं मया. तावदेव. अत्र अन्ततो गत्वा अत्र शीघ्रं समापयामः. गीताञ्जलि भगिनी भवती अत्र स्वागतम् अपि अस्ति भगिनि. तत्र स्वागतं स्वागतं स्वागतं पदमस्ति. आयोगः गम् धातुः किन्तु नपुंसकलिङ्गपदमस्ति. स्वागतीकरोति अभिवादनं करोति अभिवादयति. स्वागतम् इत्युक्ते अभिवादनं. तत्र च्वि प्रत्ययान्तरूपं योजयित्वा स्वागतीकरोति अभिवादनं करोति इति पदद्वयमपि अस्ति. अत्र गीताञ्जलि भगिनी शीघ्रं समापयामः. अत्र वाक्यद्वयं पठतु अभ्यासस्य कृते. श्रीकृष्णस्य मतानुगुणं किम् आवश्यकं किं मास्तु इति अत्र सूचितमस्ति. एतेषां सहायेन पृथक् वाक्यानि वदत. श्रीकृष्णस्य इति षष्ठी मात अनुगुणं किं मता अनुगुणं किम् मतानुगुणम् इत्युक्ते अकार्डिङ्ग् टु इत्युक्ते एस् पर् अनुगुणम्. अत्र किञ्चित् वदामि. अत्र मतानुगुणम् इति समस्तपदमस्ति. अत्र मतम् इति पदं पश्यामश्चेत् मन् धातोः रूपं. मन् धातोः रूपं किं साधारणतया वयं वदामः? मन्ये अहं मन्ये इति वदामः. तत्र मन्यते मन्यते इति लट्लकार प्रथमपुरुषे एकवचनरूपं. मन् धातोः रूपं मन्यते लट् रूपं. किन्तु अत्र क्तान्तरूपं दत्तमस्ति मत इति प्रातिपदिकं. किन्तु त्रिषु लिङ्गेषु मतं मता मतः इति दत्तमस्ति. मतमित्युक्ते अत्र इण्टेन्शन् ओपीनियन् इति अर्थः. किन्तु लोके साधारणतया किं श्रूयते? मतमित्युक्ते रिलिजियन् इति अर्थः दृश्यते लोके. किन्तु मतशब्दस्य अर्थः तु ओपीनियन्. भवत्याः मतं किं? श्रीकृष्णस्य मतं किं? बौद्धमतं. इत्युक्ते मतम् इति पदम् अभिप्रायः इत्यस्मिन् अर्थे एव तत्र योगार्थः अस्ति. इत्युक्ते साधारणतया वयं किं शृणुमः, योगात् रूढिः बलीयसी इति वाक्येन यद्यपि लोके यद्यपि तस्य योगार्थः मन् धातोः रूपम् अभिप्रायः इत्यस्मिन् अर्थे एव अस्ति, किन्तु लोके कन्नड वि हेव् अ वर्ड् ओम्मत दट् इस् कन्सेन्सस् all having the same opinion. Ommata, ondu mata, same opinion everybody has. Oh, astu. In Kannada, yeah, if there's any other Kannadiga, they will understand. Astu. Dhanyavada. In Hindi also for voting, matadan. Matadan. Matadan. Uttama, uttama. Tadeva. Ayatavatatra, matanugunam iti padamasti, atra anugunam. इति पदं समस्तपदं, तत्र अव्ययीभावसमासः अस्ति. तत्र अनु इति अव्ययपदं योग्यार्थे योग्यार्थे दत्तमस्ति. तत्र गुणस्य योग्यम् इति विग्रहवाक्यं भवति, अनुगुणम् इति वदामश्चेत्. इतोपि तत्र अनुगुणम् इत्युक्ते रूपस्य गुणस्य योग्यम्, अनुरूपम् इत्युक्ते रूपस्य योग्यं, तादृशरीत्या तत्र विग्रहवाक्यं वक्तव्यं भवति. इत्युक्ते श्रीकृष्णस्य मतानुगुणं, तस्य मतेः अनुसारम् अत्र किम् आवश्यकं किं न आवश्यकम् इति अत्र सूचितमस्ति. अत्र शशिकला भगिनी प्रथमं करोतु. So if you use for manye, karmani how to use? Manye. Atra manye iti uttama purusha ekavachana rupam asti. Suppose we want to use it in karmani. Karmani. Drashtavyam. Maya manyate? Manyate masti karmani. Drashtva vada. As atmane tati also, yakara also. सर्वेषां मान्यते, सर्वे सर्वैः मान्यते इति न द्रष्टव्यम्. अनन्तरम् अत्र प्रथमं पदं क्लैब्यं पदं स्वीकृत्य वदतु. Should I read it, भगिनि? आं भगिनि वदतु. क्लैब्यं चोकः चिन्ता फले अधिकारः विमूढभावः व्यथा युद्धं सङ्गं त्यक्त्वा कर्माचरणम् इन्द्रियनियमनं योगसेवनं भगवद्भजनम्. ऐ थिङ्क् दे आर् आस्किङ्ग् अस् टु लुक् एट् आल् दीस् वर्ड्स् एण्ड् वाट् आर् द गुड् केरेक्टरिस्टिक्स् एण्ड् वाट् आर् नाट् अत्र क्लैब्यं पदं स्वीकृत्य वाक्यं वदतु. क्लैब्यं मास्तु, युद्धम् आवश्यकम्. शोकः शोकः वदतु. शोकः मीन्स् सेड्नेस् इस् इट्? न न, अत्र वाक्यं निर्मातु भगिनी. शोकः, बट् ऐ नीड् टु नो द मीनिङ्ग्. नो, अस्तु, शोकः सेड्नेस्. शोकः मास्तु. मास्तु. चिन्ता. चिन्ता. चिन्ता इस् आल्सो मास्तु, ऐ थिङ्क्. नो, मास्तु. फले अधिकारः. फले अधिकारः नाट् नेसेसरि. मास्तु. मास्तु. विमूढभावः. विमूढभावः इस् वाट्? डल्नेस् इस् इट्? कोऽपि वदतु विमूढभावः इत्युक्ते. अत्र किञ्चित् वदामि, अत्र मुहुधातोः रूपमेव मूढ. मुहुधातोः रूपमेव मोहः. मोहः, भ्रमः. भ्रमः इत्युक्ते मुहुधातोः रूपं मूढ. अत्र तु पेशन् एव विमूढभावः. अत्र गीतञ्जलि भगिनी भवती समापयतु. विमूढभावः इति अत्र किं किम् आवश्यकं, किं न आवश्यकम् इति ज्ञातव्यं. विमूढभावः मास्तु, व्यथा मास्तु, युद्धं मास्तु, सङ्गं अत्र अत्र युद्धम् अत्र तु अत्र तु आवश्यकं किन्तु कृष्णस्य मतं कृष्णस्य मतेन कृष्णस्य मतेन आवश्यकं तत्तु सत्यं. क्षम्यतां भगिनि, धर्मयुद्धम् आवश्यकं. धर्मयुद्धं तत्तु सत्यं, धर्मयुद्धम् आवश्यकं. सङ्गं त्यक्त्वा इति आवश्यकम्. तत्र पदं पूर्णतया पठतु. सङ्गं त्यक्त्वा कर्माचरणं. सङ्गं त्यक्त्वा कर्माचरणम् आवश्यकम्. भूमा भगिनी भवती वदतु अग्रिमम्. नियमनम् आवश्यकं, योगसेवनम् आवश्यकं, भगवद्भजनम् अति आवश्यकम्. उत्तमं. भगवद्भजनम् इति पश्यामश्चेत् तत्र भगवतः भजनं, तत्रापि षष्ठी तत्पुरुषसमासः भवति, षष्टिविभक्तेः लोपः भवति, अपि च सन्धिकार्यमस्ति. भगवत् प्रातिपदिकमस्ति, भगवान् प्रथमान्तं रूपं, भगवतः भजनम् इति षष्ठी तत्पुरुषसमासः अस्ति. अपि च तत्र जस्त्रसन्धिः अपि अस्ति. इन्द्रियनियमनम् इत्युक्ते इन्द्रियनिग्रहः. सङ्गं त्यक्त्वा कर्माचरणं करणीयम् इति विषयः. अत्र क्लैब्यं मास्तु उत्तमं वाक्यं. क्लैब्यम् इत्युक्ते क्लीबस्य भावः. क्लीबस्य भावः क्लैब्यं, तद्धितान्तं पदमस्ति. तत्र क्लीबम् इत्युक्ते नपुंसकत्वं. स्त्रियां क्लीबे त्रिविष्टपं, तत्र क्लीबे इत्युक्ते नपुंसकलिङ्गपदम् इति अर्थं. किं न इम्पोर्टेण्ट् इति क्लैब्यं मास्तु इत्युक्ते नपुंसकत्वम् इत्यस्मिन् अर्थे. तत्र श्लोकः अस्ति, क्लैब्यं मास्मगमः पार्थ नैतत्वयुपपद्यते. श्लोकः प्रथमाध्याये एव दत्तमस्ति. आहत्य बहु कालातीतः अभवत्. सर्वेषां धन्यवादः. धन्यवादः.